सर्वेषां गीतसोपानवर्गं प्रति स्वागतम्। इदानीम् अव्ययानां चिन्तनं क्रियमाणमस्ति। पूर्वस्मिन् वर्गे एव इति अव्ययस्य प्रसङ्गे चिन्तनं कृतमासीत्। अद्य नूतनविषयः आरभ्यते इति अव्ययस्य प्रसङ्गे चिन्तनं करवाम। इति शब्दस्य बहवः अर्थाः सन्ति इति मन्ये। प्रसङ्गम् आश्रित्य अर्थः भिद्यते अथवा प्रसङ्गम् आश्रित्य शब्दः प्रयुज्यते इति अव्ययस्य प्रसङ्गे चिन्तनं कुर्मः अद्य। अतः द्विचत्वारिंशत्यधिक एकशतं पृष्ठं पश्यन्तु। अस्मिन् पुटे सम्भाषणं वर्तते, तत्र कृष्णार्जुनयोः संवादः अस्ति, कृष्णार्जुनयोः सम्भाषणं। सम्भाषणस्य पठनेन केषाञ्चन गीताश्लोकानाम् अवगमनं जायते। कृष्णार्जुनयोः सम्भाषणं तस्य अवगमनेन केषाञ्चन गीताश्लोकानाम् अवगमनं जायते। मम कृते परिचितश्लोकाः एव, अहं सर्वस्य प्रभवः, मत्तः सर्वं प्रवर्तते इति मत्वा भजन्ते मां बुधाः भावसमन्विताः इति श्लोकः अस्ति। तस्य अर्थः एव अस्मिन् सम्भाषणे दत्तमस्ति। अपि च नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादात् मयाच्युता स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव इति श्लोकः। इत्युक्ते श्लोकद्वयस्य तात्पर्यम् अस्मिन् सम्भाषणे दत्तमस्ति। गीताश्लोकद्वयस्य सारांशः एव अस्मिन् सम्भाषणे दत्तमस्ति। तात्पर्यम् इति वक्तुं शक्यते, श्लोकद्वयस्य तात्पर्यम् अस्मिन् सम्भाषणे स्थापितम्। तात्पर्यम् इति कथनेन तत्परस्य भावः, तात्पर्यं तत्पर इति प्रातिपदिकं स्वीकृत्य ष्यञ् इति प्रत्ययस्य योजनेन तद्धितप्रत्ययः ष्यञ् प्रत्ययः तात्पर्यम् इति रूपं सिद्ध्यति। इदानीं वयं सम्भाषणं पठित्वा व्याकरणांशान् विमृशामः। अस्य कृते जनद्वयम् अपेक्षितमस्ति, द्वौ जनौ स्याताम्। द्वौ जनौ स्तः चेदेव सम्भाषणं पठितुं शक्यते। द्वाभ्यां छात्राभ्यां सम्भाषणं पठ्यताम् अथवा जनद्वयेन सम्भाषणं पठितुं शक्यते अथवा सम्भाषणं पठितुं सम्भाषणस्य पठनार्थं छात्रद्वयम् अपेक्षितम्। द्वौ छात्रौ अपेक्षितौ अस्य कार्यार्थम्। अत्र किं वक्तव्यं? भवन्तौ द्वौ इदं सम्भाषणं पठताम् द्विवचने वाक्यं वक्तव्यमस्ति। यद्यपि बहवः जनाः सन्ति, तेषु बहवः स्त्रियः सन्ति चेदपि एकः पुरुषः अस्ति चेत् तद्वाक्यं पुंलिङ्गे एव वक्तव्यम् इति एकः नियमः अस्ति। ग्रूप् मध्ये बहवः जनाः सन्ति, तेषु बह्व्यः वनिताः सन्ति चेदपि एकः पुरुषः अस्ति चेत् तद्वाक्यं पुंलिङ्गे एव वक्तव्यमस्ति। अतः भवन्तौ द्वौ इदं सम्भाषणं पठताम्। सम्भाषणं पठतां भवन्तौ द्वौ, रमेश महोदय अपि च सूर्यकुमारी भगिनी, आरभ्यताम्। अर्जुनस्य यद् दत्तमस्ति तद् अहं पठामि। अस्तु। कृष्ण मां क्षमस्व। पात्र किमर्थं त्वं क्षमां याचसे? अहं तव महत्त्वं न ज्ञातवान्, त्वं मम सखा इति मत्वा व्यवहृतवान्। त्वं सामान्यः इति विचार्य यादव सखे इति सम्बोधितवान्। पार्थ चिन्ता मा कुरु, अज्ञानं ज्ञानम् आवृणोति इति जानीहि, तेन जन्तवः मुह्यन्ति इति अपि, परन्तु बुधाः तु अहं सर्वस्य प्रभवः इति मत्वा मां भजन्ते, तेषाम् अज्ञानजं तमः अहं ज्ञानदीपेन नाशयामि। त्वम् इदानीं ज्ञानं प्राप्तवान् असि। कृष्ण मम मोहः नष्टः इति स्मृतिः लब्धा इति चिन्तयामि, अनुगृहीतोऽस्मि। साधु महोदय, साधु भगिनी, धन्यवादाः। प्रथमं वाक्यं परिशील्य महोदय भवान् वदतु, अस्मिन् वाक्ये किं किं ज्ञातव्यम्? तत्र कृष्ण इति सम्बोधन अस्ति, आकारान्तपुल्लिङ्गः, मां क्षमस्व, क्षमस्व इति लोट्लकारः, लोट्लकारः मध्यमपुरुषः अस्ति, मध्यमपुरुष एकवचनं, एकवचनम् अस्ति। भवान् अन्यानि रूपाणि वक्तुमिच्छति वा? लोट्लकारः, किन्तु अत्र स्मर्तव्यः अंशः धातुः आत्मनेपदि धातुः, अतः रूपाणि भिद्यन्ते। वदतु। वन्दताम्, क्षमतां, क्षमे, वन्दतां, वन्देतां, क्षमेतां, वन्दन्तां, क्षमन्तां, क्षमस्व, क्षमेत्थां, क्षमध्वं, क्षमयि, क्षमयि, क्षमयि, क्षमावहै, क्षमामहै। वन्द् धातुः परिचितधातुः, वन्द् धातोः रूपाणि आदौ वदतु। वन्दतां, वन्देतां, वन्दन्तां, वन्दस्व, वन्देत्थां, वन्दध्वं, वन्दै, वन्दावहै, वन्दामहै। उत्तमम्। इदानीम् अहं वदामि, क्षमतां, क्षमेतां, क्षमन्तां, क्षमस्व, क्षमेथां, क्षमध्वं, क्षमयि, क्षमावहै, क्षमामहै। माम् इति अस्मत् शब्दस्य द्वितीया विभक्ति एकवचनरूपमस्ति, अपि च अत्र विकल्पः अस्ति खलु, मा इति विकल्पः अस्ति, मां, मा, अन्यद् रूपमपि, मा इति अन्यद् रूपमपि अस्ति। युष्मत् शब्दः अस्ति चेत् त्वा इति अन्यद् रूपमपि अस्ति, त्वां, त्वा इति अन्यद् रूपं, विकल्परूपम् अस्ति। आहत्य अत्र द्वितीया विभक्त्याम् एकवचने द्विवचने बहुवचने, चतुर्थी विभक्त्याम् एकवचने द्विवचने बहुवचने, षष्ठी विभक्त्याम् एकवचने द्विवचने बहुवचने, एतेषु स्थलेषु विकल्पः अस्ति। इत्युक्ते त्रिषु वचनेषु द्वितीयायां, चतुर्थ्यां, षष्ठ्याम् अन्यत् रूपमपि अस्ति। इत्युक्ते अस्मत् शब्दस्य प्रसङ्गे, युष्मत् शब्दस्य प्रसङ्गे अपि विकल्पेन अन्यद् रूपम् अस्ति। अहम्, आवां, वयं, माम्, आवाम्, अस्मान् इति रूपाणि भवन्ति। तत्र त्वामौ द्वितीयायाः इति सूत्रेण द्वितीया एकवचनान्तयोः त्वा, मा एतौ आदेशौ भवतः इति सूत्रं वदति, त्वामौ द्वितीयायाः इति सूत्रमस्ति तत्र। अपि च क्षमस्व इति आत्मनेपदि धातोः कर्तरी लोट्लकाररूपमस्ति, कर्तरी लोट्लकाररूपं, मध्यमपुरुष एकवचनरूपम् अस्ति, आत्मनेपदि धातुः अस्ति। लोट् रूपम् इति जानीमः। सूर्यकुमारी भगिनी, लटि रूपाणि वदतु। लटि, लटि, क्षम, क्षमते, क्षमेते, क्षमन्ते, क्षमे, क्षमसे, क्षम्यतां, क्षमसे, क्षमेथे, क्षमद्वे, क्षमे, क्षमावहे, क्षमामहे। उत्तमम्। एवं लटिरूपाणि भवन्ति, क्षमे, क्षमावहे, क्षमामहे इति उत्तमपुरुषरूपाणि, लटिरूपाणि। किन्तु लोट् रूपेषु किं भवति, क्षमयि, क्षमावहै, क्षमामहै, एवं रूपाणि, लोट् रूपाणि भवन्ति। क्षमधातोः प्रसङ्गे किं ज्ञातव्यम्? अहं भाषापाकः इति पुस्तकं पठितवती, अतः वदन्ती अस्मि अस्मिन् प्रसङ्गे, क्षमधातुः गणद्वये अस्ति, भुवादिगणे अस्ति, दिवादिगणे अपि अस्ति। भुवादिगणे यः क्षमधातुः अस्ति, तस्य रूपम् आत्मनेपदिरूपं, सः धातुः अत्र अस्ति। इत्युक्ते भुवादिगणीयक्षमधातोः रूपमेव क्षमस्व, भुवादिगणीयक्षमधातुः आत्मनेपदि धातुः, तस्य रूपमेव क्षमते। किन्तु दिवादिगणे अपि एकः क्षमधातुः अस्ति, किन्तु तस्य रूपं क्षाम्यति। अर्थः तु समानः, किन्तु गणद्वये अयं धातुः अस्ति। गणद्वये अपि अयं धातुः सकर्मकधातुः एव। कर्मपदं स्वीकर्तुं शक्नोति. भगिनी भवती वदतु, सामान्यतया वयं वदामः परिचितं पदमेव क्षम्यताम् इति पदं, क्षम्यताम् इति वदामः, तत् पदं कीदृशम्? क्षम्यताम् कदाचित् भवती वदति खलु, तत् पदं कीदृशम्? अहं चिन्तयामि अव्ययमस्ति वा? न न, तिङ्गन्तपदमेव. क्षम्यताम् द्विवादिगणीय ताम् लोटि एकप्रथमपुरुषे एकवचनं. पुनः वक्तुमिच्छामि, भुवादिगणीयधातुः क्षमधातुः आत्मनेपदि, द्विवादिगणीयक्षमधातुः परस्मैपदी अस्ति. दिवादिगणे क्षमधातोः परस्मैपदरूपम् अस्ति, तस्य रूपमस्ति क्षाम्यति. किन्तु अस्माकं पाठे क्षमधातुः भुवादिगणीयक्षमधातुः, क्षम्यताम् इति रूपं दृष्ट्वा महोदय भवान् विवृणोतु. तत् कर्मणि अर्थे अस्ति, यकारः आगच्छति. कर्मणि लट् किं भवति? क्षम्यते भवति खलु? क्षम्यते भवति. वदतु. क्षम्यते, क्षम्येते, क्षम्यन्ते, क्षम्यसे, क्षम्येते, क्षम्यद्वे, क्षम्ये, क्षम्यावहे, क्षम्यामहे इति रूपं भवति. उत्तमं. कर्मणि लट् रूपाणि एवं भवन्ति. धातुः क्षम् अस्ति, सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः विहितः भवति, या आयाति इति कारणतः क्षम्यते इति कर्मणि लट् रूपम् अस्ति. अस्य धातोः एव क्षम्यते इति रूपं कर्मणि लट् रूपम् अस्ति. किन्तु क्षम्यताम् इति रूपं पश्यामश्चेत् कर्मणि लोट्. किन्तु दिवादिगणीय क्षमधातुः भिन्नः अस्ति, तस्य लटीरूपं कर्तरी लटीरूपं क्षाम्यति. क्षम्यताम् इति पदं कर्मणि प्रयोगे अस्ति. साधारणतया वयं यदा तस्य प्रयोगं कुर्मः साधुवाक्यं नास्ति, तत्र किं वक्तव्यं? मम अपराधः क्षम्यताम् इति कथनेन तद्वाक्यं साधु भवति. कर्मणि लोट् रूपं खलु क्षम्यताम् इति रूपं, तत्र आनुपूर्वीरूपेण मम अपराधः क्षम्यताम् इति अर्थः अस्ति इति अवगम्यताम्. क्षम्यधातुम् उपयुज्य वाक्यं लेखितुमिच्छामश्चेत् कर्तरीप्रयोगवाक्यं कथं भवति? भवान् छात्रं क्षाम्यतु. दिवादिगणीयधातुम् उपयुज्य वदामश्चेत् भवान् छात्रं क्षाम्यतु इति कर्तरिप्रयोगे वाक्यं साधुवाक्यं. कर्मणि प्रयोगे तदेव वाक्यं वक्तुमिच्छामश्चेत् भवता छात्रः क्षाम्यताम्, भवता अहं क्षाम्यै, भवता अहं क्षाम्यै, इदं वाक्यं कर्मणि प्रयोगे अस्ति. केवलं क्षम्यताम् इति वदनेन तत्र साधु अर्थः नास्ति, तत्र आनुपूर्वीरूपेण मम अपराधः क्षम्यताम् इति अर्थः अस्ति इति अवगम्यते. अस्मत्शब्दस्य सर्वाणि रूपाणि अस्माभिः स्मर्तव्यानि. द्वितीयाविभक्त्यां, चतुर्थीविभक्त्यां, षष्ठीविभक्त्यां रूपद्वयम् अस्ति. अस्मत्शब्दः त्रिषु लिङ्गेषु समानरूपः, सः शब्दः समानरूपः, अपि च दकारान्तप्रातिपदिकम् अस्ति. रूपाणि स्मर्तव्यानि इति कथनेन महोदय भवान् वदतु, तत्र दन्त्यनकारः किमर्थमस्ति? कुत्र महोदय? स्मर्तव्यानि, रूपाणि स्मर्तव्यानि. स्मर्तव्यानि, स्मर्तव्यानि, स्मर तकारः अस्ति मध्ये, अट्कुपङ्क् नुव्यवायपि नास्ति. उत्तमं. तत्र तकारः बाधकवर्णः अस्ति, रेफदन्त्यनकारयोः मध्ये तकारः बाधकवर्णः अस्ति, इत्यतः स्मर्तव्यानि इति एव वक्तव्यं, न तु स्मर्तव्याणि. तत्र मूर्धन्यणकारः असाधु. द्वितीयं वाक्यं दृष्ट्वा वदतु. पार्थ इति तदपि सम्बोधनप्रथम एव, पार्थ इति अकारान्तपुल्लिङ्गशब्दस्य, किमर्थम् इति अव्ययम् इति अहं चिन्तयामि. त्वम् इति युष्मत्शब्दस्य प्रथमाविभक्ति, त्वं क्षमां याचसे. हा, त्वम् इति प्रथमाविभक्ति, प्रथमाविभक्ति अहम् अस्ति, क्षमां इति द्वितीयां विभक्ति, क्षमाम् इति द्वितीया विभक्ति अस्ति, क्षमाशब्दस्य आकारान्तस्त्रीलिङ्गशब्दः, याचसे इति क्रियापदं मध्यमपुरुष एकवचनरूपम्. उत्तमं. पार्थ पृथायाः अपत्यं, पृथायाः अपत्यम् इति कथयितुं शक्यते. तत्र अण् इति प्रत्ययः अस्ति. कुन्त्याः पुत्रः कुन्तीपुत्रः. किमर्थम् इति समस्तपदमस्ति. तत्र विग्रहवाक्यं किं भवति? कस्मै इदम्? कस्मै इदं वा? कस्मै इदं चतुर्थी तत्पुरुषसमासः अस्ति. तदर्थम् इति कथनेन? तादर्थे चतुर्थी. तदर्थम् इत्यत्र विग्रहवाक्यम्? तदर्थम् इति अस्ति. तस्मै इदम्? एतदर्थम्? एतस्मै इदम्? क्रीडार्थम्? क्रीडाय इदम्? क्रीडायै? क्रीडा इति स्त्रीलिङ्गपदमस्ति. क्रीडायै इदम्? उत्तमं. धनार्थम्? धनाय इदम्? उत्तमं. धनम् इति नपुंसकलिङ्गपदमस्ति इति कारणतः धनाय इदम्. क्रीडा इति आकारान्तस्त्रीलिङ्गपदमस्ति इत्यतः क्रीडायै इदम्. विद्यार्थम्? विद्यायै इदम्. उत्तमं. भोजनार्थम्? भोजनाय इदम्. भोजनाय इदम्. एवं रूपाणि भवन्ति. चतुर्थी तत्पुरुषसमासः अस्ति. क्रीडार्थं क्रीडनकं. संस्कृतं धनार्थं नास्ति. इत्युक्ते किमर्थं, तदर्थम्, एतदर्थं, क्रीडार्थं, धनार्थं, विद्यार्थम् इत्यादीनि पदानि, समस्तपदानि तत्र चतुर्थी तत्पुरुषसमासः अस्ति. चतुर्थी तत्पुरुषसमासस्य प्रसङ्गे एकं वार्तिकमपि अस्ति. अर्धेन नित्यसमासः विशेष्यलिङ्गता चेति वक्तव्यम् इति वार्तिकमपि अस्ति. अर्धेन नित्यसमासः विशेष्यलिङ्गता चेति वक्तव्यम् इति समस्तपदविधायकसूत्रस्य अन्तर्गतं वार्तिकम्. अत्र याचसे, भगिनी भवती वदतु, याचसे इत्यत्र नवरूपाणि वदतु. याचसे आप्ने पदे लट्लकार, याचते याचेते याचन्ते, याचसे याचेते याचद्वे, याचे याचावहे याचामहे. उत्तमम्. उपदेशावस्थायां धातोः रूपं टु याचृ, इत्युक्ते आदौ टु अस्ति, अन्ते अनुनासिकरुकारः अस्ति. तदा लौकिकधातोः निर्माणं कथं भवति? अनुनासिकरुकार लोप भवति, इत्संज्ञा भवति उपदेशे अनुनासिकेन इति सूत्रेण. या धातुकः पुनः वदतु भगिनि. टु याचृ, आदौ टु अस्ति. टु याचृ, टु मूर्धन्यटकारः, मूर्धन्यटकारः टु याच, आदिर्निटुडवः खलु? आम् भगिनि. आदिर्निटुडवः इत्यनेन किं भवति? टु लोपः भवति, शब्दसमुदायस्य लोपः भवति. तत्र ईत्संज्ञासूत्रमस्ति. इत्युक्ते तेन टु इत्यस्य ईत्संज्ञा भवति. धातोः आदौ स्थितस्य शब्दसमुदायस्य ईत्संज्ञा भवति, पश्चात् तस्य लोपः इत्यनेन लोपः भवति. अन्ते अनुनासिकऋकारः अस्ति, उपदेशजनुनासिक इत् इति सूत्रेण तस्य ईत्संज्ञा भवति, पश्चात् तस्य लोपः भवति. तेन याच् इति लौकिकधातोः निर्माणं भवति. किन्तु धातुः आत्मनेपदी धातुः अस्ति, अतः याचते. महोदय भवान् वदतु, याच् धातुः द्विकर्मकधातुः वस्तुतः. अत्र द्विकर्मकप्रयोगः अस्ति वा नास्ति वा? त्वं क्षमां याचसे, तत्र क्षमाम् इति एकः कर्म अस्ति एकमेव अस्ति मां क्षमां याचसे इति भवति वा मह्यम् इति योजनीयं वा इति एव मम माम् इति पदम् अध्याहर्तव्यं चेत् साधु भवति अत्र तु वाक्ये तु केवलम् एकमेव कर्मपदं दत्तमस्ति किन्तु वस्तुतः अयं धातुः द्विकर्मकधातुः षोडशधातवः सन्ति द्विकर्मकाः तेषु याच् धातुः अन्यतमः दुहादयः धातवः षोडश सन्ति इत्युक्ते दुह् आदयः षोडशधातवः सन्ति तेषु याच् धातुः अन्यतमः अस्ति किन्तु अत्र द्विकर्मकप्रयोगः नास्ति एकमेव कर्मपदमस्ति इत्युक्ते प्रधानकर्मपदं दत्तमस्ति गौणकर्मपदं नास्ति एकम् अन्यद् वाक्यं वदामि महोदय भवान् शृणोतु इच्छति चेत् लिखतु वामनः बलिं वसुधां याचते वामनः बलिं वसुधां याचते इति वाक्यमस्ति तत्र द्विकर्मकप्रयोगः अस्ति भवान् वदतु तत्र बलिम् इति एकं कर्मपदमस्ति वसुधाम् इति द्वितीयकर्मपदमस्ति तत्र बलिम् इति गौणकर्म भवति वसुधाम् इति प्रधानकर्म भवति बलिम् इति पञ्चमी अपि भवितुम् अर्हति तर्हि तत्र सूत्रमस्ति कर्म केन सूत्रेण इत्युक्ते अत्र कारकप्रसक्तिः अस्ति पञ्चमी विभक्तिः अपि साधु बलिम् इत्यस्मिन् स्थाने गौणकर्मपदस्य स्थाने पञ्चमी विभक्तेः प्रयोगः अपि साधु भवति तेन बलेः इति रूपमपि साधु भवति वामनः बलेः वसुधां याचते इति वाक्यमपि साधु इत्युक्ते गौणकर्मपदम् अस्मिन् स्थाने पञ्चमी विभक्तिरूपमपि साधु भवति वदतु तत्र येन सूत्रेण तस्य द्वितीया विभक्ति भवति इति अहं कर्मपदं केन अकथितं च इति सूत्रेण हा अकथितं च इति सूत्रेण बलि इति शब्दस्य कर्मसंज्ञा भवति कर्मणि द्वितीया इति सूत्रेण कर्मसंज्ञा तस्य द्वितीया विभक्ति भवति उत्तमम् अत्र तथा नास्ति खलु वदतु कति याच् कति संज्ञा भवति सूत्रमस्ति कति न स्मरामि गतिबुद्धिप्रत्यवसानार्थशब्दकर्म अकर्मकाणाम् अणिकर्ता सणौ सूत्रं भिन्नं महोदयेन यदुक्तमस्ति तद् भिन्नम् ओके महोदय वदतु कथितं च इति सूत्रेण एव तस्य कर्मसंज्ञा भवति इति अहं चिन्तयामि बलि इति शब्दस्य कर्मसंज्ञा अकथितं च इति सूत्रेण एव भवति वसुधा इति पदस्य कर्मसंज्ञा कर्तृरीप्सिततमं कर्म इति सूत्रेण भवति कर्तृरीप्सिततमं कर्म इति कर्मसंज्ञासूत्रमस्ति तस्मिन् वाक्ये वसुधाम् इति प्रधानकर्मपदमस्ति किन्तु बलिम् इति गौणकर्मपदमस्ति तस्मिन् स्थाने बलेः इति पञ्चमीविभक्त्यन्तं पदमपि साधु भवति वामनः बलेः वसुधां याचते इति वाक्यमपि साधु अहं त्वां क्षमां याचे इति वाक्यमपि साधु अत्र तादृशप्रयोगः नास्ति यद्यपि अयं धातुः द्विकर्मकः अत्र एकमेव कर्मपदं दत्तमस्ति इति मम अवगमनं दुहादिषु याच् धातुः अपि अन्यतमः अस्ति भगिनी भवती वदतु अग्रे किं लिखितम् अर्जुनः अहं तव महत्त्वं न ज्ञातवान् अहं प्रथमा अस्मत् शब्दस्य प्रथम एकवचनं तव युष्मत् शब्दस्य षष्टि एकवचनं महत्त्वं त्वान्तपदं न महत्त्वम् इति तद्धितप्रत्ययान्तपदम् इत्युक्ते अस्मिन् पदे तद्धितप्रत्ययः अस्ति महत् इति प्रातिपदिकमस्ति महत् इति प्रातिपदिकं स्वीकृत्य त्वा इति प्रत्ययस्य योजनेन इदं पदं निर्मितम् अत्र तकारद्वयं लेखनीयं महत् इत्यत्र अन्ते तकारः अस्ति, त्वाप्रत्यये अन्यतकारः अस्ति, अतः तकारद्वयं लेखनीयं यदा वयं लिखामः. इदं पदं तद्धितान्तं पदं. महतः भावः महत्त्वं, महत्त्वं भिन्नं, महत्तत्त्वं भिन्नं, माहात्म्यं भिन्नं. श्रुतवती खलु इमानि त्रीणि पदानि? महत्तत्त्वं, महत्त्वं भिन्नं पदं, महत्तत्त्वम् इति भिन्नं पदं, माहात्म्यं तत् न शृणोमि. माहात्म्यं, महोदय भवान् वदतु, अत्र इमानि त्रीणि पदानि कीदृशानि? माहात्म्यं, माहात्म्यं, माहात्म्यं शै अस्ति. महतः भावः महत्त्वं, साधोः भावः इति साधुत्वम्, एवमेव महतः भावः महत्त्वम् इति तद्धितप्रत्ययान्तपदमस्ति. महत्तत्त्वम् इति कथयामि चेत् महत्तत्त्वं समस्तपदं. महत्तत्त्वम् इति महतः महत् च तत्त्वं च एवं भवति खलु? महच्च तत् तत्त्वं च, तत्र विशेषणपूर्वपदे कर्मधारे समासः भवितुमर्हति. महत्तत्त्वम्. अन्यत् पदमस्ति माहात्म्यं, तत्र किमस्ति? तत्र शञ् अस्ति, शञ् प्रत्ययः अस्ति. महात्मन् इति प्रातिपदिकमस्ति. महात्मन् इति प्रातिपदिकं स्वीकृत्य शञ् प्रत्ययस्य योजनेन माहात्म्यम् इति भवति, आदिवृद्धिः भवति. तत्र केवलं महात्मा इति रूपं स्वीकुर्मः चेत् तत्र किमस्ति? महात्मा इति समस्तपदे किमस्ति? महान् च तत्, महान् च तत् आत्मा इति आत्मा इति पुंलिङ्गपदम्, पुल्लिङ्गपदमेव अस्ति. तर्हि महान् च सः आत्मा च विशेषणपूर्वपदे कर्मधारे समासः, कदाचित् बहुव्रीहिसमासः अपि भवितुमर्हति खलु? भगिनि, महान् च एषः आत्मा च तावदेव वदामश्चेत् तत्र विशेषणपूर्वपदे कर्मधारे समासः भवति. महात्मा गान्धी इति कथनेन तत्र गान्धी इत्यस्य विशेषणं भवति महात्मा, इत्युक्ते बहुव्रीहिसमासः तत्र वक्तव्यः. महान् आत्मा यस्य सः इति विग्रहवाक्यं कथयामि चेत् तत्र बहुव्रीहिसमासः भवति. महात्मा इति समस्तपदमस्ति, तत्र महान् आत्मा यस्य सः इति विग्रहवाक्यं वदामि चेत् बहुव्रीहिसमासः अपि च अन्यपदस्य विशेषणं भवति. महात्मा, महात्मानौ, महात्मानः, एवं रूपाणि भवन्ति. इत्युक्ते उत्तमस्वभावयुक्तः. तस्मिन्नेव अर्थे एकम् अन्यत् पदमस्ति, महात्मा इत्यस्मिन् अर्थे एव महामनाः इति रूपमस्ति. महामनाः इति रूपं पश्यामश्चेत् बहुवचनरूपम् इव भासते, किन्तु एकवचनरूपमेव. महामनाः इति एकवचनरूपमस्ति. महोदय भवान् वदतु, महामनाः इति समस्तपदमस्ति, तत्र रूपाणि कथं वक्तव्यानि? सकारान्तपदं, सकारान्तप्रातिपदिकम्, सकारान्तपुल्लिङ्गपदम् अस्ति. तत्र महामनस् इति प्रातिपदिकं. महामनाः, महामनस्सौ, महामनसः. उत्तमं. महामनाः, महामनसौ, महामनसः, एवं रूपाणि वक्तव्यानि. महामनाः इति रूपं दृष्ट्वा बहुवचनरूपम् इति मा चिन्तयन्तु, एकवचनरूपमेव. महामनाः, महामनसौ, महामनसः, एवं रूपाणि भवन्ति. तत्र प्रातिपदिकं महामनस्. महत् मनः यस्य सः. महत् इति नपुंसकलिङ्गरूपम् अस्ति. मनः इति नपुंसकलिङ्गपदं खलु, अतः महत् मनः यस्य सः इति विग्रहवाक्यं भवति. समस्तपदं तु महामनाः. ज्ञातवान् इति रूपं लिखितमस्ति. सूर्यकुमारी भगिनी वदतु. ज्ञातवान् मतुक् प्रत्ययः भगिनि? क्तवतु. ओ, क्षमतं, क्तवत्. ज्ञातवान्, ज्ञाधातु, क्तवतु प्रत्यय ज्ञातवान्. प्रातिपदिकं किमस्ति ज्ञातवत् स्त्रीलिङ्गे ज्ञातवती नपुंसकलिङ्गे ज्ञातवत् प्रथमाविभक्तिरूपाणि त्रिषु लिङ्गेषु वदतु ज्ञातवान् ज्ञातवन्तौ ज्ञातवन्तः ज्ञातवती ज्ञातवत्यौ ज्ञातवत्यः ज्ञातवत् ज्ञातवती नपुंसकलिङ्गे ज्ञातवत् ज्ञातवती ज्ञातवन्ति पुंलिङ्गे नपुंसकलिङ्गे प्रातिपदिकमस्ति ज्ञातवत् किन्तु स्त्रीलिङ्गे प्रातिपदिकमस्ति ज्ञातवती ज्ञाधातोः लटीरूपं किमस्ति लटीरूपं जायते न न ज्ञाधातुः जन्धातोः रूपं जायते ज्ञा इति धातुः अस्ति भवती जानाति खलु जानाति अहं जानामि ज्ञाधातुः अस्ति ज्ञाधातोः परं क्त्वा प्रत्ययं योजयतु किं भवति त्वा ज्ञात्वा उत्तमं तुमुन् योजयतु ज्ञातुम् उत्तम क्तवतु योजयतु क्तवतु ज्ञातः क्तवतु क्तवतु ज्ञात्वा क्तवतु अत्र किमस्ति ज्ञातवान् इति रूपम् अस्ति खलु ज्ञातवान् इति रूपं क्तवतु रूपं खलु ज्ञातवान् क्षम्यता क्ता प्रत्ययं योजयतु क्ता ज्ञातः तकार द्वित्वम् अस्ति न न द्वित्वं नास्ति ज्ञाधातुं स्वीकृत्य कथाप्रत्ययं योजयामश्चेत् वदतु ज्ञातः ज्ञातः ज्ञातं ज्ञाता ज्ञातः उत्तमं ज्ञातम् इति नपुंसकलिङ्गपदं खलु आम् क्तान्तरूपम् आं भगिनि अज्ञातं तत्र किमस्ति नैतत्पुरुषः अस्ति नैतत्पुरुषः अस्ति ज्ञाधातुं स्वीकृत्य ल्युट् योजयतु ल्युट् ल्युट् इत्यत्र युवोरनाकौ इति सूत्रेण यु स्थाने अन आदेशः भवति ज्ञानं भवति वा ज्ञानं तव्यत् रूपमस्ति ज्ञातव्यम् अनियर्रूपमस्ति ज्ञानीयं तृजन्तरूपं तृच् प्रत्ययस्य योजनेन ज्ञायोगः तृच् ज्ञाता ज्ञाता प्रातिपदिकमस्ति ज्ञातृ ज्ञातृ स्त्रीलिङ्गे ज्ञाता पुंलिङ्गे ज्ञाता इति रूपं स्त्रीलिङ्गे ज्ञात्री कर्ता अस्ति चेत् कर्त्री कर्त्री नेता अस्ति चेत् नेत्री उत्तमम् एवमेव अत्रापि ज्ञात्री सामान्यतया वयं शृणुमः न जाने तत्पदं हिन्दीपदं वा संस्कृतपदं वा वदतु न जाने हिन्दीपदं न संस्कृतं शुभदा भगिनी कृपया वदतु न जाने हिन्दीभाषायामपि न जाने इति वयं वदामः परन्तु न जाने इति अत्र ज्ञाधातुः उभयपदी अस्ति इति कृत्वा तस्य लटि उत्तमपुरुषे एकवचने जाने इति भवति उत्तमपुरुष एकवचनरूपम् अस्ति हिन्दीपदमपि अस्ति किन्तु उभयपदी धातुः आत्मनेपदीरूपम् अस्ति उत्तमपुरुष आत्मनेपद एकवचनरूपम् अस्ति लट् लकारे जाने इति रूपम् अस्ति परन्तु हिन्दीभाषायां तु उत्तमपुरुषे नास्ति तत्र तु कर्ता स्पेसिफिक् नास्ति विवक्षितः नास्ति अजाने इत्युक्ते हु नोस् समथिङ्ग् लैक् दट् कोऽपि न जानाति इति अर्थे अस्तु वयं किं चिन्तयामः हिन्दीपदम् इति चिन्तयामः किन्तु ज्ञाधातुः उभयपदी धातुः आत्मनेपदीरूपम् उत्तमपुरुषे एकवचनरूपं तदस्ति ज्ञाधातुः आकारान्तधातुः अतः पुक् आगमः भवति निजन्त निच् प्रत्यये परे, अतः ज्ञाधातोः णिजन्तरूपं ज्ञापयति इति रूपं भवति. ज्ञाधातोः सन्नन्तरूपं जिज्ञासते, ज्ञाधातोः सन्नन्तकृदन्तरूपाणि एव जिज्ञासा, जिज्ञासुः इत्यादीनि कृदन्तरूपाणि, सन्नन्तकृदन्तरूपाणि. किन्तु सन्नन्तलटीरूपमस्ति जिज्ञासते. पश्यन्तु रूपाणि ज्ञाधातुतः ज्ञात्वा, ज्ञातुं, ज्ञातवान्, ज्ञातम् इत्यादिषु इडागमः नास्ति. किमर्थं? कोऽपि वदतु किमर्थम् इडागमः नास्ति? ज्ञात्वा, ज्ञातुं केवलं योजनमेव. ज्ञात्वा इत्यत्र ज्ञायोगः त्वा इति योजयामः. ज्ञातुम् इत्यत्र तुमन् प्रत्ययस्य अवशिष्टभागः तुं योजयामः. ज्ञातुं, ज्ञातवान्, ज्ञातम् इत्यत्र वदतु. ज्ञाता तु इदानुकूल नास्ति. अनिट् धातुः, अनिट् धातुः अस्ति. ज्ञाधातुः आकारान्तधातुः, अजन्तधातुः. अजन्तधातवः सामान्यतया अनिटः, किन्तु अत्र प्रत्ययः सेट् एव. क्त्वा प्रत्ययः, तुमन् प्रत्ययः, क्तवतु प्रत्ययः, क्ता प्रत्ययः, तृच् प्रत्ययः, एते प्रत्ययाः तकारादिप्रत्ययाः. तकारः वलादिः एव, आर्धधातुकस्य वलादेः इति सूत्रेण एते प्रत्ययाः वलादिप्रत्ययाः एव, सेट् प्रत्ययाः एव. किन्तु अत्र धातोः आनुकूल्यं नास्ति इत्यतः इडागमः न दृश्यते. वार्ताक, अहं तव महत्त्वं न ज्ञातवान् इदानीं पर्यन्तम्. इत्युक्ते गीतोपदेशानन्तरं भवतः महत्त्वम् अहम् अवगतवान्. अग्रिमं वाक्यं सूर्यकुमारी भगिनी भवती एव वदतु. त्वं मम सखा इति मत्वा व्यवहृतवान्. त्वं विष्मशब्दस्य प्रथमे एकवचनं, मम अस्मत्शब्दस्य षष्ठी एकवचनं, सखा आकारान्त सखि इकारान्त पुल्लि इकारान्त पुल्लिङ्ग शब्दस्य तृतीयन सखा न इकारान्त पुंलिङ्गशब्दः प्रथमाविभक्ति एकवचनं सखा. तत्र रूपाणि कथं भवन्ति? सखा, सखायौ, सखायः, सखायं, सखायौ, सखीन्. तृतीयाविभक्ति एकवचनरूपं किं भवति? सख्या, सख्या, सखिभ्याम् एवं रूपाणि भवन्ति. अत्र शब्दः तु सखिशब्दः. सखिशब्दः इकारान्तपुंलिङ्गशब्दः. कश्चन भेदः अस्ति, स्मर्तव्यः अंशः. प्रथमाविभक्ति एकवचनरूपमेव सखा, तृतीयाविभक्ति एकवचनरूपं सख्या. वदतु. सख्या, सखा इति मत्वा व्यवहृतवान्. मत्वा कीदृशं? क्त्वान्तपदम्. तत्र मन् धातुः अस्ति. मन् धातुतः क्त्वा प्रत्ययस्य योजनेन मत्वा इति रूपं सिद्ध्यति. क्त्वा प्रत्ययः कित् प्रत्ययः, अतः तत्र एकेन विशिष्टसूत्रेण अनुदात्तोपदेशवनति तनुत्यादीनाम् अनुनासिकलोपो झलिक् निति इति सूत्रेण अनुनासिकलोपः भवति, नकारलोपः भवति इत्यतः मत्वा इति रूपं सिद्ध्यति. मन् धातुः. भगिनी भवती वदतु, मन् इति धातुः अस्ति, मन् धातुतः ल्युडन्तं किं भवति? मननं करोतु, श्रवणं, मननं, निधिध्यासनं. श्रुतवती खलु? मननं मन् धातोः रूपमेव. मतं, मतमपि मन् धातोः रूपम् एव. तत्र किमस्ति मतम्? क्तान्तरूपमस्ति. तत्रापि मन् इत्यत्र नकारलोपः भवति. तत्र मन् धातुतः क्ताप्रत्ययस्य योजनेन मत इति प्रातिपदिकं सिद्ध्यति. मतं नपुंसकलिङ्गपदमस्ति. मन् धातुतः अनियर् योजयतु. मननीयम्. उत्तमं, मननीयम्. एकं गीतमस्ति खलु, संस्कृतगीतमस्ति, तव्यत् रूपं किं भवति? तव्यत् मन्तव्यत् मन्तव्यं मन्तव्यं वस्तुतः मन् धातुः गणद्वये अस्ति. मन् धातुः दिवादिगणे अस्ति चेत् मन्यते इति रूपं भवति. तत्र किं किं कार्यं भवति? मन्यते मन्योगः स्यन् प्रत्ययः या एव अवशिष्यते मन्यते मन्यते आत्मनेपदी ष्यन् विकरणप्रत्ययः आयाति. ष्यन् इत्यस्मात् या अवशिष्यते अतः मन् योगः या योगः ते मन्याते. किन्तु धातुः तनादिगणे अस्ति चेत् मन् योगः ऊ योगः ते इति रूपं भवति. तत्र किं किं कार्यं भवति? तनादिगणः इत्युक्ते अष्टमगणः तनादिकृण्ड्यः उः सूत्रमायाति. वदतु. मनु भवति मनुयोगः मनुयोग मनुते भवति मनुते भवति. वयं जानीमः खलु क्रूधातुः अपि तनादिगणे अस्ति. क्रूधातुः अपि तनादिगणे अस्ति. क्रूधातुः उभयपदी धातुः, तस्य आत्मनेपदरूपाणि कथं भवन्ति? कुरुते कुर्वाते कुर्वते. एवमेव तनादिगणीयमन् धातोः रूपाणि अपि मनुते मन्वाते मन्वते मनुते मन्वाते मन्वते एवं रूपाणि भवन्ति. अत्र मन् योगः ऊ योगः ते इति रूपम् अस्ति. जानाति खलु तनादिकृण्भ्यः उः? वदतु. तनादि कृन्दातु ऊ इति प्रत्ययः आयाति. ऊ गणविकरणप्रत्ययः कीदृशः? आर्धधातुकप्रत्ययः. उत्तमम्. आर्धधातुक कित् नित् णित् नित् भिन्नः, अतः भवितुम् अर्हति. अग्रे गत्वा अत्र व्यवहृतवान् इति रूपं दत्तमस्ति, तस्मिन् प्रसङ्गे वदतु. व्यवहृतः वि उपसर्गस्थः अवहृतवान्. अवापि उपसर्गः एव. आम् आम्, वि अव हृदातु तवतु. हृधातुतः हृतवान् इति रूपं भवति. व्यवहरति इत्यत्र किमस्ति? हृदातु सेप्पायाति चेत् गुण भवति, व्यवहरति भवति. हरति इत्यत्र शपायाति, शपं निमित्तीकृत्य गुणकार्यं भवति. हृ इति धातुरूपी अङ्गे, अतः हृ इत्यस्य रूपं हर् भवति. हरियोगः आयोगः ति हरति, वियोगः अवयोगः हरति, व्यवहरति. तत्र सन्धिकार्यं व्यवहरति. वियोगः अव इत्यत्र सन्धिकार्यं यन् सन्धि भवति. यन् सन्धिः भवति. अप उपसर्गः अस्ति चेत् किं रूपं सिध्यति? मम प्रश्नः, व्यवहृतवान् इत्यत्र वियोगः अवयोगः हृतवान् इति लिखितमस्ति, किन्तु अपयोगः हृतवान्. अपहृतवान् एव भवति. उपयोजनेन उपहृतवान्. परियोजनेन परिहृतवान्. वियोजनेन विहृतवान् एव भवति. वियोगः आयोगः हृतवान् व्यवहृतवान्. वियोगः अवयोजनेन व्यवहृतवान् भवति, किन्तु वियोगः आयोगः हृतवान् व्याहृतवान् व्याहृतवान् भवति. उत्तमम्. अन्ततो गत्वा उद्योगः हृतवान् उद्धृतः उद्भवति उद्धृतवान् भवति उद्धृतवान् भवति. तत्र किं सन्धिकार्यम् अस्ति? जस्त्वसन्धि. न केवलं जस्त्वसन्धिः, तत्र इतोपि कार्यम् अस्ति. उद्योगः हृतवान् उद्धृतवान् उद्धृतवान्. महोदय भवान् वदतु. धा भवति उद्धृतवान्. हकार प्रकार भवति. साधु एव. महोदय भवान् इतोपि वदतु. उद्योगः हृ इति स्थितौ उद् उद् इति जष्ट्वं भवति, उद्योगः हृ इति भवति, होडः उद्योगः डकारः आगच्छति, तत्र पूर्वसवर्णसन्धिः भवति झयोः अन्यतरस्यां हकारस्य स्थाने धकारादेशः भवति, तर्हि डकारः न भवति वा? न भवति, पूर्वसवर्णसन्धिः यथा तद्योगः हितं तद्धितं, तद्योगः हित इत्यत्र तद्धित इति रूपं सिद्ध्यति, तत्र पूर्वसवर्णसन्धिः अस्ति, एवमेव अत्रापि झयोः अन्यतरस्याम् इति सूत्रेण पूर्वसवर्णसन्धिः भवति। हृधातोः प्रसङ्गे उपसर्गाणां विषये एकः श्लोकः अस्ति, कोऽपि स्मरयति वा? उपसर्गेण धात्वर्थः बलात् अन्यत्र नीयते इति तस्मिन् श्लोके उक्तमस्ति, उपसर्गेण धात्वर्थः बलात् अन्यत्र नीयते, प्रहार आहारसंहारविहारपरिहारवत् इति श्लोकः। उपसर्गेण धात्वर्थः बलाद् अन्यत्र नीयते, प्रहाराहारसंहारविहारपरिहारवत्। महोदय, तस्य अर्थः कः? उपसर्गस्य योजनेन अर्थः भेदः, अर्थे अर्थौ भेदः भवति इति, अर्थभेदः भवति इति दत्तमस्ति। उदाहरणार्थं यत्र हृ परिहृ परिहृतवान् इत्यत्र परिहारं करोति इत्युक्ते किमपि उपायं ददाति तादृशं भवति, हरणं न भवति इति। परिहृत परि तत् तत्र प्रहार इत्युक्ते किम् अटाक् इति चिन्ता मास्तु महोदय, साधु एव। प्रहारः तस्य अर्थः भिन्नः, आहारः तस्य अर्थः भिन्नः, संहारः तस्य अर्थः भिन्नः, विहारः तस्य अर्थः भिन्नः, परिहारः तस्य अर्थः भिन्नः। किं वक्तुमिच्छति श्लोकेन इत्युक्ते उपसर्गस्य योजनेन धात्वर्थः बलात् अन्यत्र नीयते, तत्र क्लेशः नास्ति। अग्रिमं वाक्यं शुभदा भगिनी भवती करोतु, पुस्तकं दृष्ट्वा। त्वं सामान्यः इति विचार्य यादव सखे इति सम्बोधितवान्। त्वं सामान्यः इति विचार्य यादव सखे इति सम्बोधितवान्। अस्तु, त्वं सामान्यः इति विचार्य इति मत्वा इति अर्थे यादव इति सम्बोधनं सखे इति सम्बोधितवान्, सखे अपि सम्बोधनम् एव, अहं त्वां सखे इति सम्बोधितवान् यतोहि त्वं सामान्यः इति अहं मम विचारः आसीत् इति तस्य अर्थः। त्वं सामान्यः अत्र विचार्यः इति वि उपसर्गपूर्वकः चर् धातुः, तस्य ल्यबन्त भवति, ल्यप् इति ञित् नो ल्यबन्त। चिन्तनं कुर्मः भगिनि, सामान्यः इति पदमस्ति, सामान्यम् इति तद्धितान्तं पदं खलु, सामान्यं, हा अस्तु, समानस्य भावः सामान्यं, सामान्यं, किन्तु साम्यम् इति वदामि चेत् तत्र किमस्ति प्रातिपदिकं? सम इति प्रातिपदिकं भवेत् तत्र, समस्य भावः साम्यम्, एवमेव अत्र समानस्य भावः सामान्यम्, अश्यै प्रत्ययः अस्ति। विचार्य इत्यत्र कीदृशं रूपम् अस्ति, निच् अस्ति वा नास्ति वा? हा, णिच् भवेत्। णिच् नास्ति चेत् किं रूपं सिद्ध्यति? तत्र विचर्य भवेत्, विचर्य भवेत्। अत्र वृद्धिकार्यम् अभवत्, केन सूत्रेण वृद्धिः भवति? तत्र वियोगः चर् योगः णिच् योगः ल्यप् इति भवेत्, णिच् इति प्रत्ययः अस्ति, णित् अस्ति इति कृत्वा अत उपधायाः इत्यनेन चार् भवेत्। नूतनधातुः कः? विचारि इति नूतनधातुः विचारि इति नूतनधातुतः ल्यप्रत्ययस्य योजनेन विचार्य इति रूपं भवति. यथा लौकिकधातूनां सर्वाणि कृदन्तरूपाणि सम्भवन्ति तथा एव निजन्तानाम् अपि सर्वाणि कृदन्तरूपाणि साधयितुं शक्नुमः. किन्तु अत्र विचारि इत्यत्र ईकारः अस्ति, सः ईकारः कुत्र गतः? विचारि योगः या अत्र एकं सूत्रमस्ति अतोलोपः. न अतोलोपः नास्ति. कोऽपि वदतु नेरनिटि सूत्रं किं वदति, वदतु. णेरनिटि क्षम्यतां, णेरनिटि इति एकं सूत्रं. तत्र आर्धधातुकप्रत्ययः परे अस्ति चेत् णिजन्त क्षम्यतां, णिच् प्रत्ययस्य इकारस्य लोपः भवति इति सूत्रं वदति. उत्तमं. णेः अनिटि इति अस्ति. अत्र अनिटि इति कथनेन अनिट् प्रत्यये परे अनिट् प्रत्ययः कः अत्र? ल्यप्. किमर्थं ल्यप् अनिट् वदतु. तत्र ल्यप् इति अनुबन्धलोपे सति, अनुबन्धलोपे सति यकारः तिष्ठति. वलादि नास्ति यकारः विहाय सर्वे व्यञ्जनाः वल् प्रत्याहारस्थवर्णाः भवन्ति. अतः तत्र यकारः वलादि नास्ति इति कृत्वा आर्धधातुकस्येड् वलादेः इति सूत्रस्य प्रसक्तिः नास्ति. अतः तत्र तत् अनिट् भवति. नेः इत्युक्ते निच् प्रत्यये परे, निच् प्रत्ययस्य योजनात् परं, तस्मात् परम् अनिट् प्रत्ययः अस्ति चेत् णिचः लोपः भवति, णिच् प्रत्ययस्य इकारस्य लोपः भवति. अत्र धातुः विचारि अस्ति. विचारि इत्यत्र अन्तिम इकारः णिच् प्रत्ययात् आगतः. णिचः लोपः भवति ल्यप्रत्यये परे, अतः विचारि इत्यस्य रूपं विचार् भवति. विचारयोगः या, या इति ल्यप्रत्ययस्य अवशिष्टभागः. विचारयोगः या विचार्य इति भवति. विनाश्य इत्यत्र किमस्ति वदतु. विनाशि इति धातुः. विनाशि इति धातुः, तत्रापि विनाशियोगः ल्यप् इत्यस्मात् य. अत्रापि णेरनिटि इत्यनेन विनाशि इकारस्य लोपः भवति, यतोहि यकारः वलादि नास्ति अतः अनिट् प्रत्ययः इति कृत्वा णेरनिटि इति सूत्रेण णिचः इकारस्य लोपः भवति, अतः विनाश् इति भवति. विनाश् योगः य, य विनाश्य इति अन्तिमं रूपम्. उत्तमं. णिच्युक्तं ल्यबन्तं खलु. णिच्युक्तं ल्यबन्तं विनाश्य. अणिजन्त ल्यबन्तं किमस्ति? णिच् नास्ति चेत् ल्यबन्तं किं सिद्ध्यति? तत्र धातुः नश्, वियोगः नश् योगः ल्यप्. तत्र विनश् इति विनशि इति धातुः. णिच् नास्ति चेत्, णिच् नास्ति चेत् विनश् इति धातुः, तत्र यकारः विनश्य एव भवति. उत्तमं. विनश्य इत्यत्र अणिजन्तल्यबन्तं, विनाश्य इत्यत्र णिजन्तयुक्तं ल्यबन्तं खलु. एवमेव परिभाव्य इत्यत्र भूधातोः रूपं भावि. भूधातोः परं णिच् अस्ति चेत् भावि इति नूतनधातोः रूपं सिद्ध्यति. परि उपसर्गः अस्ति चेत् परियोगः भावियोगः ल्यप् इत्यत्र परिभाव्य इति रूपं सिद्ध्यति. परिभावि इत्यत्र इकारलोपः भवति णेरनटि इति सूत्रेण. अतः परिभाव्य इति णिच्युक्तं ल्यबन्तं भूधातुतः सिद्धं रूपं. परिभाव्य, विनाश्य, विचार्य इत्यादीनि रूपाणि सन्ति. आचार्य इति वदामि चेत् तत्र केवलम् अणिजन्तरूपम् अस्ति. णिजन्तम् अस्ति चेत् आचार्य भवति. उत्तमम्. आचार्य भवति. उत्तमं, बहु सम्यक्. आचरति इति साधारणं पदमेव, विचारयति इति साधारणं पदमेव. यादवः इति यदोः अपथ्यम् इति वक्तुं शक्यते खलु. आं भगिनि. यदोः गोत्रापत्यं. राघवः इति कथनेन रघोः गोत्रापत्यं पुमान् इति. रघोः अपत्यं राघवः, यदोः अपत्यं यादवः. यादवः सम्बोधितवान् वदतु. सम्बोधितवान् सम् उपसर्गपूर्वकः बुध धातुः, तस्य णिजन्त णिजन्त अस्ति वा? अणिजन्तरूपम् इति चिन्तयतु. हा तर्हि संयोगः बुधयोगः क्तवतु प्रत्ययः, क्तवतु प्रत्ययः, तस्य क्तवतु इत्यस्मात् तवत् इति अवशिष्यते. तवत् इति तवत् इति वलादिप्रत्ययः आर्धधातुकः, आर्धधातुकप्रत्ययः अपि. अतः आर्धधातुकस्य वलादेः इत्यनेन इडागमः सम्भवति. बुध् इति सेट् धातुः एव, अपि च क्तवत् प्रत्ययः अपि इडनुकूलः. बुध् धातुः अपि सेट् धातुः एव. किन्तु अत्र प्रश्नः अस्ति, क्तवत् प्रत्ययः कित् अस्ति? कित् अस्ति चेत् गुणः न भवति. किमर्थम् अत्र गुणकार्यम्? रमेश् महोदय, भवान् वदतु. अत्र सूत्रमस्ति, अत्र कित् कार्य कित् निषेधः भवति. सूत्रं मनसि न आगच्छति. कित् निषेधसूत्रमस्ति. कित् निषेधकसूत्रं वा नो चेत् कित्त्वं विकल्पेन भवति इति तत् सूत्रं वदति वा? तत्र निषेधः इति एव अहं चिन्तयामि. भेदः अस्ति खलु, वदतु. नत्वा सेट् इति त्वाप्रत्ययस्य सेट् विकल्पेन, यत्र सेट् अस्ति तत्र कित् निषेधः भवति. एतत् सूत्रं प्रथमे अध्याये एव अस्ति. कित्वनिषेधः भिन्नः, कित्वं विकल्पेन भवति इति भिन्नः. अत्र विकल्पेन कित्वं भवति, कित्वं विकल्पेन भवति चेत् रूपद्वयं सिध्यति. भवान् वदतु. यदि कित् विकल्पेन भवति, यत्र भवति कित्वं नास्ति तत्र बोधितवान् इति भवति. यत्र बुद्धवान् इति रूपमपि साधु भवति वा? बुद्धितवान् बुद्धवान् इति वयम वा भवति वा? कित्वं विकल्पेन भवति, कित्वं नास्ति चेत् गुणकार्यं भवति. अत्र कित्वं नास्ति, कित्वस्य अभावे गुणकार्यं भवति. अतः बुद्ध बोध भवति. धातुः सेट् अस्ति इति कारणतः बोधितवान् इति रूपं भवति. सम उपसर्गपूर्वक बुद्ध धातुतः तत्र गुणकार्यं भूत्वा बोध भवति. सेट् धातुः, अतः सम्बोधितवान् इति रूपं भवति. किन्तु कित्वम् अस्ति चेत् गुणकार्यस्य निषेधः भवति. बुधितवान् भवति वा नो चेत् बुद्धवान् भवति वा? बुद्धवान् इति अहं चिन्तयामि. धातुः अनिट् अस्ति चेत् बुद्धवान्. बुद्ध इति अनिट् धातुः एव इति मम मनसि अस्ति. गणद्वये अस्ति. गणद्वये अस्ति वा? अस्ति. वदतु. एकबुद्धतो बुद्ध इति अनिट् अस्ति इति अहं पठितवान्. बुद्ध इति अनिट् अस्ति इति. बुद्धवान् रूपम् अस्ति. बुद्धवान्, बुद्धं, बुद्धः इत्यादि. द्विवादिगणीयबुद्धधातु अनिट् अस्ति. तत्र बुद्ध बुद्धवान् इति भवति. परन्तु भुवादिगणीय तस्य बोधितः भवति इति मन्ये. भुवादिगणीयधातुः बोधितवान् इति रूपं, बुधितवान् रूपमपि अस्ति. तत्र द्विवादिगणीयधातोः प्रसङ्गे बुद्धवान् रूपं सिद्ध्यति. धातुः अनिट् अस्ति इति कारणतः. अग्रिमं वाक्यं पश्यामः. सुभदा भगिनी, भवती एव करोतु. अस्तु भगिनि. बुध अहं दृष्टवती अष्टाध्यायी मध्ये. तत्र बुध इति भुवादिगणी अपि धातुद्वयमस्ति. अत्र एकं तु अवगमने, अन्यत् बोधने इति. बोधने अस्ति तत्र बुधिर् इति तस्य उपदेशावस्थायाम् इर् इर् इत्यस्य अन्ते अस्ति. इर् इति अन्ते अस्ति. अस्तु तर्हि अग्रिमं वाक्यं. कृष्णः पार्थ चिन्तां मा कुरु इति. अत्र पार्थ इति पृथायाः पृथायाः अपत्यं पुमान् पार्थः तद्धित अस्ति. तस्य प्रत्ययः न जानामि भगिनि. अण् इति चिन्तयामि. अण् इति अस्ति चेत् णित् अस्ति इति कृत्वा तत्र वृद्धिः भूत्वा पार्थ इति भवति. पार्थ इति अत्र सम्बोधनार्थं पार्थ. चिन्तां मा कुरु. चिन्ताम् इति चिन्त धातु चिति इति धातुः अस्ति इति मन्ये. चिति इति इदित् धातुः अस्ति चेत् किं कार्यमस्ति? हा, इदित् धातुः अस्ति इति कृत्वा इदितोनुं धातोः इत्यनेन नुमागमः भवति. मिदचोन्त्यात् परः इत्यनेन अलोन् अन्तिम अलः अनन्तरम् अन्तिम अलः वा नो चेत् अन्तिम अचः वा भेदः अस्ति खलु. अलः भिन्नः, अचः भिन्नः. अन्तिमस्य अचः परः मिदचोन्त्यात् परः तत्र सूत्रे एव अस्ति. मित् अचोन्त्यात् परः यः अन्तिम अच् अस्ति तस्मात् परं नुम् इति आगत्य तिष्ठति. अत्र तकारः एव अस्ति अत्र. अतः तस्य सावर्ण्यं सवर्ण अनुनासिकस्वरः न एव अस्ति. अतः चिन्त इति अत्र भवति. चिन्त इति लौकिकधातुः. तत्र आदौ नुमागमः भवति, पश्चात् सन्धिकार्यद्वयेन पुनः नकारः आयाति, किन्तु सन्धिकार्यद्वयं करणीयमेव. अपि च अनुस्वारस्य ययि परसवर्णः सूत्रद्वयेन पुनः दन्त्यनकारः एव तत्र आयाति. वदतु. तत्र चिन्त इति लौकिकधातुः वयं प्राप्नुमः. अत्र चिन्ता इति नामरूपमस्ति, नामपदमस्ति. चिन्त एकं सूत्रमस्ति, चिन्ति पूजि कधि कुम्भि चर्चश्च इति सूत्रेण. इत्युक्ते चुरादिगणीय परिगणितेभ्यः धातुभ्यः, इत्युक्ते केभ्यश्चित् धातुभ्यः चुरादिगणीयधातुभ्यः अङ् प्रत्ययः विहितः भवति अनेन विशिष्टसूत्रेण. चिन्ति पूजि कधि कुम्भि चर्चश्च सूत्रेण. एते धातवः चुरादिगणीयाः एव, पञ्च धातवः इति भाति. चिन्ता, पूजा, चर्चा, कथा इत्यादीनि पदानि अनेन सूत्रेण निर्मितानि. अग्रे वदतु. तर्हि तत्र किं प्रत्ययः भगिनि? अङ् वदतु. मा कुरु. मा इति अव्ययं. मा इति अव्ययं. तस्य निषेधः दर्शयितुं मा इति तत्र उल्लेखितः अस्ति. एवं वक्तुं शक्यते वा? वारणार्थे, निवारणार्थे निषेधं दर्शयितुम् अव्ययस्य प्रयोगः भवति. मा इति शब्दस्य अन्यार्थः अस्ति वा? मा रमा, मङ्गलदेवता इति कथनेन लक्ष्म्याः अन्यनाम. महोदय वदतु. रमेश महोदय. मा इति लक्ष्म्याः अपरनामः अस्ति. अपर नाम अस्ति. नाम इति नपुंसकलिङ्गपदं. नाम, नामनि, नामानि, सर्गः नास्ति. तत्र माधवः इति कथनेन विग्रहवाक्यं कथं भवति? मा इत्युक्ते तत्र लक्ष्मी, लक्ष्म्याः धवः. धवः इत्युक्ते पतिः इति भवितुमर्हति. लक्ष्मीः इत्यत्र विसर्गः स्यात् सर्वदा. मा इत्यस्य लक्ष्मीः इति अर्थः अपि अस्ति. अमरकोशे अयं श्लोकः अस्ति, मा रमा मङ्गलदेवता इति. कुरु शब्दस्य प्रसङ्गे वदतु. कुरु इति क्रुधातुतः लोट्लकारे मध्यमपुरुषे एकवचनस्य कुरु इति रूपं. कुरु इति तनादिगणीयधातुः. उ इति विकरणप्रत्ययः. विकरणप्रत्ययस्य योजनेन क्रु योगः मध्यमपुरुषस्य एकवचनस्य सि इति प्रत्ययः. परस्मैपदी रूपं क्रु योगः सि. तत्र क्रु योगः इ उ योगः सि इति भवति. क्रु योगः उ अत्र उ इति आर्धधातुकप्रत्ययः इति कृत्वा सार्वधातुक अर्धधातुकयोः इत्यनेन कृ इत्यस्य कर् भवति उरण्ड्रपरः इति सूत्रेणापि कर् योगः उ करु इति भवति करु योगः सि इति भवति तदनन्तरम् अत्र भवती जानाति एव अत्र क्रु धातुतः कर् भवति ऊ प्रत्ययं निमित्तीकृत्य गुणकार्यं भवति क्रु इति ईगन्तधातुः अस्ति इति कारणतः ऊ प्रत्ययं निमित्तीकृत्य सार्वधातुक अर्धधातुकयोः सूत्रेण गुणकार्यं भूत्वा क्रु कर् भवति कर् योगः ऊ करु भवति किन्तु अत्र कुरु इति श्रुतं कुरु इति कथं भवति करु इत्यस्य रूपं कुरु इति किमर्थं भवति अत उत्सार्वधातुके इति एकं सूत्रमस्ति येन सार्वधातुके प्रत्यये परे सार्वधातुके प्रत्यये परे उकारान्त अङ्गस्य पदस्य अकारस्य उत् इति आदेशः भवति अतः ककारोत्तरवर्ती यः अकारः अस्ति तस्य उकारः भवति स्मर्तव्यः अंशः कः इत्युक्ते अपित् प्रत्ययेषु परेषु एव अत उत् सार्वधातुके इति सूत्रं कार्यं करोति रूपाणि पश्यामश्चेत् करोतु कुरुतां कुर्वन्तु कुरु कुरुतं कुरुत करवाणि करवाव करवाम इति रूपाणि सन्ति अत उत् सार्वधातुके इति सूत्रम् अपित् प्रत्ययेषु परेषु एव भवति अत्र सि प्रत्ययः अपित् प्रत्ययः कथं भवति तत्र सेर्यपिच्च इत्यनेन हि आगच्छति अपित् अस्ति अपितत्वा आगच्छति तत्र अतः हि इति अपित् भवति हि इत्यस्य अपित् परत्वेन अपित् प्रत्ययस्य परत्वेन अकारस्य उकारः भवति अत उत् सार्वधातुके इत्यनेन अतः कुरु योगः हि इति भवति अधुना उतश्च प्रत्ययादसंयोगपूर्वात् इत्यनेन हि इत्यस्य अपि लोपः भवति इति हि प्रत्ययस्य लोपः भवति हा अदन्ताङ्गेषु हि प्रत्ययस्य लोपः विशिष्टसूत्रेण भवति पठ इत्यत्र हि प्रत्ययस्य लोपः संयोगपूर्वः युकारः अस्ति चेत् हि प्रत्ययः तिष्ठति इति मन्ये पठ इत्यत्र हि प्रत्ययस्य लोपः भवति हा तत्तु अतोहेः इत्यनेन अदन्तमङ्गमस्ति चेदेव अतोहेः सूत्रेण हि प्रत्ययस्य लुक् भवति किन्तु केषुचित् गणेषु एव अदन्तमङ्गं सिध्यति अत्र तनादिगणे अनदन्तमङ्गं सिध्यति तनादिगणे करु इति अङ्गं कुत्रचित् सिध्यति अपित् प्रत्ययेषु परेषु कुरु इति अङ्गं सिध्यति तदर्थमेव करोतु करवाणि इत्यत्र करु इति एव अङ्गमस्ति करोतु इत्यत्र करु इति अङ्गमस्ति इत्युक्ते तत्र पित् प्रत्ययः अस्ति इत्यतः अत उत् सार्वधातुके इति सूत्रं करोतु इत्यत्र कार्यं न करोति करोतु करवाणि इत्यत्र पित् प्रत्ययः उत्तमपुरुष एकवचन प्रथमपुरुष एकवचनरूपं तत्र पित् प्रत्ययः अस्ति इति कारणतः अत उत् सार्वधातुके सूत्रं कार्यं न करोति अत्र अन्यत् एकः विषयः अस्ति पूर्वस्मिन् काले अहं पठितवती परन्तु सम्यक् रीत्या न स्मरामि परन्तु वदामि अत्र करु हि अत्र उतश्च प्रत्ययादसंयोगपूर्वात् इति सूत्रमपि कार्यं करोति अपि च हि इत्यस्य अपि तत्त्वात् अत उत् सार्वधातुके एतत् सूत्रमपि कार्यं करोति उभयोः उभे सूत्रे अभियसूत्रे स्तः अतः असिद्धवत्राभात् इति अत्र प्रवृत्तः भवति किमपि कार्यमस्ति अहं समीचीनं रीत्या न स्मरामि परन्तु असिद्धवत्राभात् इत्यनेन हि इत्यस्य लुक् भवति तत्तु असिद्ध अस्ति उतश्च प्रत्ययादसंयोगपूर्वात् इत्यस्य कृते किमपि अस्ति भगिनि न स्मरामि अस्तु अग्रे किञ्चित् पठेम अज्ञानं ज्ञानम् आवृणोति तस्मिन् प्रसङ्गे वदतु अज्ञानं ज्ञानम् आवृणोति इति जानीहि अज्ञानं ज्ञानम् आवृणोति अज्ञानम् इति ज्ञानस्य अभावः इति अज्ञानम् अत्र प्रथमान्तं किं द्वितीयान्तं किम् अज्ञानम् इति प्रथमान्तं, यतोहि तत्तु कर्तृपदमस्ति, जानीहि इति क्रियापदं तस्य, न क्षम्यताम्, आवृणोति इति क्रियापदं तस्य कर्तृपदम् अज्ञानम् इति अस्ति. अज्ञानम् आवृणोति. अज्ञानं किम् आवृणोति? अज्ञानं ज्ञानम् आवृणोति. अतः ज्ञानम् इति द्वितीया एकवचने भवति. उत्तमं. कर्मपदमस्ति. कर्मपदमस्ति. अज्ञानम् इत्यत्र समासः कः? न ज्ञानम् अज्ञानम् अथवा ज्ञानस्य अभावः अज्ञानं, तत् अन्यत् अन्यः एकः समासः खलु. निर्मक्षिकं भवति. अव्ययीभावसमासः न भवति अत्र, नै तत्पुरुषसमासः एव भवति. मक्षिकाणाम् अभावः निर्मक्षिकं, तादृशरीत्या अत्र विग्रहवाक्यं न वक्तव्यम्. अस्तु. अव्ययीभावसमासः भिन्नः. निर्मक्षिकम् इत्यत्र मक्षिकाणाम् अभावः इति विग्रहवाक्यं भवति, किन्तु अत्र ज्ञानस्य अभावः इति नास्ति. न ज्ञानम् अज्ञानं नै तत्पुरुषः इति मम अवगमनं. ज्ञानमिति ल्युडन्तपदमस्ति. ल्युच्यसूत्रेण ज्ञानमिति नपुंसकलिङ्गे एव भवति. अज्ञानं ज्ञानम् आवृणोति. आवृणोति इति रूपमस्ति, आ उपसर्गः अस्ति. वृणोति इति रूपं दृष्ट्वा किम् अवगन्तुं शक्यते? वृणोति इति वृ इति धातुः खलु. वृ इति धातुः. वृणोति इति भवति, तत्र श्नु प्रत्ययः अस्ति इति भाति. अतः श्नु इति स्वादिप्रत्यय, स्वादिगणीयविकरणप्रत्ययः. अतः वृ इति मृ इति स्वादिगणीयः भवितुम् अर्हति. आ उपसर्गपूर्वकः वृ योगः श्नु योगः ति. तत्र श्नु इत्यस्मात् नु इति अवशिष्यते. नु इति अपि नु इति प्रत्ययं निमित्तीकृत्य, तिप्रत्ययः निमित्तीकृत्य नु इत्यस्य गुणः भूत्वा नो इति भवति. आ वृ नो इति भवति. वृ वृ इत्यस्य किमपि न भवति, यतोहि नु इति पित् प्रत्ययः नास्ति. शित् अपि नास्ति. शित् अस्ति किन्तु पित् नास्ति. शित् अस्ति, क्षम्यताम्, शित् अस्ति परन्तु पित् नास्ति इति कृत्वा वृ इत्यस्य गुणः न भवति. आ वृ नो नो इति भवति. तदनन्तरं ति इति भवति. अधुना ऋ व योगः ऋ इति अस्ति. अतः नकारस्य णत्वं भवति. ऋवर्णान्नस्य णत्ववाच्यम् इति सूत्रेण नकारस्य णत्वं भवति. अतः आवृणोति इति तस्य अन्तिमं रूपं वयं साधयामः. साधु भगिनि, धन्यवादाः. अत्र रेफकारणात् णत्वं न भवति, अत्र वार्तिकेन णत्वं भवति. रुवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकेन अत्र अणत्वं भवति. वृ इत्यत्र ऋकारः अस्ति, रेफः नास्ति. ऋकारे अपि रेफस्य अंशः अस्ति इति कारणतः रुवर्णात् नस्य णत्वं वाच्यम् इति वार्तिकेन अणत्वं भवति. उदाहरणार्थम् ईदृशानि पदानि पितॄणां, मातॄणां, चतसॄणां, तिसॄणाम् इत्यादिषु अपि णत्वं भवति. तत्रापि निमित्तमस्ति ऋकारः. मातॄणां, पितॄणां, चतसॄणां, तिसॄणाम् इत्यत्र वार्तिकेन णत्वं भवति. अग्रे जानीहि इति पदमस्ति. सूर्यकुमारी भगिनी, भवती यद् जानाति तद्वदतु. भगिनी, अत्र एकः प्रश्नः. वृ इति धातुः, अत्र धातुद्वयमस्ति. वृ इति वृ वर्णे स्वादिगणीय यत् यत् वयं चर्चितवन्तः. तत्र तस्य अर्थः तु टु चूस्, टु सिलेक्ट्, टु मेरी, टु फैनलैज् इति अस्ति. वृञ् आवरणे यत् अस्ति तत्तु चुरादिगणीय अस्ति. आच्छादितकर्णा, ढक्ना, टु कवर् इति अस्ति. अत्र तु आवृणोति इति आच्छादयति इति अस्मिन् अर्थे एव दत्तमस्ति खलु. अज्ञानं ज्ञानम् आवृणोति, ज्ञानम् आच्छादयति इति अर्थे अस्ति. तर्हि तत् चुरादिगणीय भवेत् तर्हि, यतोहि तस्य आच्छादित टु कवर् इति चुरादिगणीय अस्ति. वृञ् आवरणे इति अस्ति तत्तु. वेरेज् वयं वृणोति इति पश्यामः चेत् स्वादिगणीय भवति. तत्र तु टु चूस्, टु सिलेक्ट् इति भवति. अतः किञ्चित् भ्रमः भवति तत्र. चुरादिगणीयधातुः अस्ति चेत् रूपम् आवरति आवारयति इति रूपं सिद्ध्यति, किन्तु अत्र आवृणोति इति लिखितमस्ति. इत्युक्ते स्वादिगणीयधातोः रूपमेव अत्र दत्तमस्ति, किन्तु स्वादिगणीयधातोः अर्थः भिन्नः. परन्तु आ इति उपसर्गः अस्ति खलु, उपसर्गः उपसर्गेण प्रायः अर्थः विद्यते इति वक्तुं शक्यते वा? चिन्तनीयम्. अज्ञानं ज्ञानं चिनोति इति अपि अर्थं भवितुम् अर्हति. अज्ञानं यत्र अस्ति तत्र ज्ञानं भवति एव, तत्र तस्य अज्ञानस्य मार्गम् अग्रे ज्ञानस्य प्रति एव गच्छति, ज्ञानं प्रति एव गच्छति. अतः अज्ञानं ज्ञानं चिनोति इति अर्थे भवति चेत् आच्छादयति इति अर्थः अस्ति इति मम अवगमनम्. तर्हि गीतायां श्लोकः अपि अस्ति, धूमेनावृयते ज्ञानम् इति श्लोकः अपि अस्ति. एकं प्राप्तवती अष्टाध्यायी मध्ये एव, व्रू इति स्वादिगणीय वयं चर्चितवन्तः, तत्र आ उपसर्गः व्रू इत्यस्य घेर्ना लपेट्ना इति अर्थः अस्ति. हा, आच्छादयति इति एव अर्थः तस्य तत्र भवति, यदा आ इत्यस्य आ इति उपसर्गस्य योजनं भवति. अस्तु, अग्रे सूर्यकुमारी भगिनी भवती वदतु, जानीहि इत्यत्र किं ज्ञातव्यम्? जानीहि उत्तम मध्यमपुरुष लोट्लकार एकवचनं जानीहि. हि इति केन सूत्रेण आगतम्? अदन्तङ्गम् अस्ति चेत् हि प्रत्यय आयाति. न न, अदन्तमङ्गम् अस्ति चेत् हि प्रत्ययस्य लोपः, अनदन्तमङ्गमस्ति. अनदन्तमङ्गमस्ति चेत् हि प्रत्यय आयाति. जानी अत्र सेर्ह्य पिच्च कथनेन सेः सि प्रत्ययस्य स्थाने हि आयाति, अपि च इत्युक्ते अपित् भवति इति अर्थः अस्ति तत्र. सेर्ह्य पिच्छ इति सूत्रेण सि इति प्रत्ययस्य स्थाने हि आयाति. सि प्रत्ययः इति कथनेन मूलतः सिप् अस्ति खलु, सिप् प्रत्यये अनुबन्धलोपानन्तरं सि अवशिष्यते. पित् नास्ति, अपित् अस्ति. अपि च जानीहि इति लिखितमस्ति, ईकारादेशः अस्ति. अपित् प्रत्यये परे अत्र ईकारादेशः ईहल्यघोः सूत्रेण भवति. जानीहि, जानातु, जानीतः, जानन्तु इति रूपाणि. मध्यमपुरुषे एकवचनरूपं जानीहि. अत्र अनदन्तमङ्गमस्ति इति कारणतः हि प्रत्ययः यथावत् तिष्ठति, अतोहेः सूत्रं कार्यं न करोति. अदन्ताङ्गेषु एव अतोहेः सूत्रेण हि प्रत्ययस्य लोपः भवति. अग्रे वदतु. तेन जन्तवः मुह्यानि इति अपि. मुह्यन्ति, मुह्यन्ति, क्षम्यतां, मुह्यन्ति इति अपि. तेन अज्ञानम् आवृणोति तत्कारणेन जन्तवः इत्युक्ते ते सर्वे प्राणिनः मुह्यन्ति. जन्तवः तत्र प्रातिपदिकं किम् अस्ति? जन्तु, गुरुशब्दवत् जन्तुः, जन्तु, जन्तवः बहुवचनमस्ति. बहुवचनमस्ति, जन्तवः मुह्यन्ति. मुह्यति, मुह्यतः, मुह्यन्ति, मुह्यति इति कथनेन कस्मिन् गणे भवितुम् अर्हति? दिवादिगणे. जन् धातुतः निर्मितं पदमेव जन्तुः. जननशीलः, जायते इति जन्तुः इति लिखितमस्ति. जन्तुः इत्यस्मिन् स्थाने भवती किम् उक्तवती? प्राणी. प्राणी इत्यत्र प्रातिपदिकं प्राणिन्. भवती श्रुतवती खलु सन्तोषी माता इति वदामि चेत् सन्तोषी इति पदं तत्र स्त्रीलिङ्गे प्रयुक्तमस्ति, किन्तु सन्तोषी इति पदं पुंलिङ्गपदं स्यात्. आम्, यस्य यस्मिन् सन्तोषम् अस्ति सः सन्तोषी. तादृशं शीलं यस्य अस्ति सः सन्तोषी. सन्तोषी इति पुंलिङ्गपदं भवति, तत्र प्रातिपदिकमस्ति सन्तोषिन्. आम्. किन्तु स्त्रीलिङ्गे किं भवति? स्त्रीलिङ्गे सन्तोषी एव. वदतु महोदय. सन्तोषिणी इति भवितुम् अर्हति. उत्तमं, सन्तोषिणी भवितुम् अर्हति. सन्तोषी माता इति जनाः वदन्ति. सन्तोषी इति कथनेन यस्य यस्मिन् वा सन्तोषः अस्ति सः सन्तोषी. तत्र प्रातिपदिकं नकारान्तप्रातिपदिकं सन्तोषिन्. पुंलिङ्गपदमस्ति सन्तोषी. स्त्रीलिङ्गे सन्तोषिणी स्यात्. प्रातिपदिकम् अपि सन्तोषिन्, स्त्रीलिङ्गे प्रातिपदिकं सन्तोषिणी एव. मूर्धन्यणकारः अपि स्यात्. शकारः निमित्तमस्ति इति कारणतः सन्तोषिणी इति भवति. किन्तु जनाः सन्तोषी माता इति वदन्ति. पुंवद्भावः न भवति वा? पुंवद्भावः समस्तपदानां प्रसङ्गे अहं श्रुतवती महोदय. इनि प्रत्ययः तु तद्धित प्रत्ययः. परन्तु सन्तोषी माता अत्र इणि प्रत्ययः अस्ति. तत्र पुलिङ्ग पुंवद्भाव भूत्वा सन्तोषी एव भवितुम् अर्हति खलु. परन्तु प्रायः सन्तोषी माता एव भवेत्, सन्तोषी माता न भवेत्. नकारान्तप्रातिपदिकमस्ति तत्र पुंलिङ्गप्रातिपदिकं सन्तोषी. ह्रस्वयुक्तं रूपं स्यात्. ह्रस्वयुक्तरूपं भवितुम् अर्हति. भवती वदतु प्रभवः इत्यत्र रूपाणि वदतु. प्रभवः, प्रभु, प्रभवः. बहुवचनं महोदय. बहुवचनं. द्वितीया विभक्ति बहुवचनपर्यन्तं वदतु. प्रभौ, प्रभवः, प्रभु, प्रभवः. क्षम्यतां. प्रभु, प्रभु, प्रभवः. प्रभुः, प्रभु, प्रभवः. गुरुः, गुरु, गुरवः. एवमेव प्रभुः, प्रभू, प्रभवः, प्रभुं, प्रभू, प्रभून्. प्रभून् इत्यत्र णत्वं नास्ति. किमर्थम्? बकारः अस्ति चेत्. न बकारः अस्ति चेत् बाधा नास्ति. पवर्गीयव्यञ्जनं खलु. क्षम्यतां भगिनि, अन्तिमवर्ण नकारण पदान्तस्य इति सूत्रेण. पदान्तस्य इति सूत्रेण अन्तिमनकारस्य णत्वं न भवति, यद्यपि तत्र निमित्तमस्ति. तृतीया विभक्ति एकवचनं किं भवति? प्रभुणा. प्रभुणा तत्र णत्वमस्ति. षष्टिविभक्ति बहुवचनं प्रभूणां, तत्रापि णत्वं भवति. अत्र सम्बोधनं किमस्ति? प्रभुशब्दस्य सम्बोधनं. प्रभुः इत्युक्ते अधिपतिः अथवा स्वामी. महोदय वदतु, स्वामी इत्यत्र प्रातिपदिकम्? प्रातिपदिकं नकारान्तप्रातिपदिकं स्वामिन्. स्वामिन् स्वामी, स्वामिनौ, स्वामिनः, स्वामिनं, स्वामिनौ, स्वामिनः, स्वामिनः, देन् स्वामिना, तादृशं भवति. उत्तमं. मां भजन्ते इति लिखितमस्ति. भजन्ते इत्यत्र नवरूपाणि वदतु. भज् धातोः. भज् धातोः भजते, भजेते, भजन्ते, भजसे, भजेथे, भजध्वे, भजे, भजावहे, भजामहे. भज् धातुतः भक्तः इति रूपं कीदृशम्? भक्तः त प्रत्ययः योजनेन भज्योगे त प्रत्ययः. त प्रत्ययः कित् प्रत्ययः भज्योगे. भज् धातुतः कथा प्रत्ययस्य योजनेन भक्तः इति रूपं भवति. धातुः भज् अस्ति किन्तु सन्धिकार्याणि भवन्ति. भक्तः इति क्तान्तरूपं. भक्तिः इति तिन् प्रत्ययस्य योजनेन भक्तिः इति भवति. भजनम् इति रूपं ल्युडन्तं प्रत्ययः. ल्युट् प्रत्ययस्य योजनेन भजनम् इति भवति. उत्तमम्. अग्रिमं वाक्यं पश्यतु. बुधाः अहं सर्वस्य प्रभवः इति मत्वा मां भजन्ते इति लिखितम् अस्ति. अग्रिमवाक्यम्. तेषाम् अज्ञानजं तमः अहं ज्ञानदीपेन नाशयामि. तेषाम् इत्युक्ते बुधानां, तेषाम् इत्युक्ते बुधानां अज्ञानजं तमः, अज्ञानात् जायते इति अज्ञानजः, अज्ञानात् जायते इति अज्ञानजः. अत्र नपुंसकलिङ्गे किमर्थमस्ति? किमर्थं चेत् तमस् तमः तमसि तमांसि तमस् इति तत् नपुंसकलिङ्गमस्ति. तस्य विशेषणं भवति अज्ञानजं तमः. रूपाणि एकवारं स्मारयतु. प्रातिपदिकं किम्? तमः तमसि तमांसि, तमः तमसि तमांसि, तमस् इति प्रातिपदिकम् अस्ति. आम्. रजस् तत्र रूपाणि वदतु. रजः रजसि रजांसि, रजः रजसि रजांसि, रजसा तादृशं भवति. मनः तत्र मनस् रूपाणि. मनः मनसि मनांसि, मनः मनसि मनांसि, मनसा. अज्ञानात् जातम् अज्ञानजम् इति भवति. अज्ञानात् जातं तत्र पञ्चमी विभक्तिः प्रयोक्तव्यः. अज्ञानात् जातम् अज्ञानजं तमः इत्यस्य विशेषणमस्ति इति कारणतः अज्ञानजं तमः, अज्ञानजं रजः, तत्र उपपदसमासः अस्ति. ईदृशानि पदानि भवान् जानाति चेत् वदतु. जलजं तत्र विग्रहवाक्यं. जले जायते, जलात् जायते इति जलजः. अहं चिन्तयामि जले जायते इति साधु भाति. जले जले जायते इति जलजः, जलजं कमलम्. उत्तमं. सरसिजम् इत्यत्र सरसि जायते इति सरसिजः, सरसिजं कमलम्. सरसि जायते इति कथनेन तत्र सरसि इति सप्तम्यन्तं पदमस्ति. सरस् इति प्रातिपदिकम् अस्ति, सरसि इति सप्तमी विभक्ति एकवचनरूपम् अस्ति. सरसि जायते इति सरसिजम् अत्र अलुक्समासः अस्ति इति मम अवगमनम्. रमेश महोदय भवान् वदतु, सरसिजम् इत्यत्र इतोपि चिन्तनं किम्? न जानामि महोदय. भवान् श्रुतवान् खलु सप्तम्यां जनेर्डः? श्रुतवान्. यत्र यद् समस्तपदे अपि यत् विभक्ति अस्ति तत् तिष्ठति अपि इति. सरसिजम् इत्यत्र अलुक्समासः अस्ति इत्युक्ते पूर्वपदस्य विभक्तिलोपः न जातः. तत्र सप्तम्यां जनेर्डः इति एकं सूत्रमस्ति, तेन सूत्रेण ड प्रत्ययः विहितः भवति. जन् धातुतः ड इति प्रत्ययः विहितः भवति. पङ्कात् जायते इति पङ्कजम् इति भवति. किन्तु कुत्रचित् सप्तमी विभक्तिं प्रयुज्य विग्रहवाक्यम् उदामः, कुत्रचित् पञ्चमी विभक्तेः प्रयोगः भवति. अत्र तु पञ्चमी विभक्तेः प्रयोगः एव भवति. अज्ञानात् जातम् अज्ञानजं, ज्ञानदीपः अथवा ज्ञानदीपेन इति तृतीयान्तं पदमस्ति. सुन्दर महोदय वदतु. ज्ञानमेव दीपं तादृशं भवति वा? दीपशब्दः पुंलिङ्गशब्दः. पुल्लिङ्ग, ओके. ज्ञानमेव दीपः, ज्ञानदीपः तेन ज्ञानदीपेन. तदेव अहमपि चिन्तयामि. ज्ञानासिः इति कथनेन ज्ञान असिः, ओके. ज्ञानमेव असिः, असिः इत्युक्ते तत् आयुधः, खड्गः. खड्गः, तदेव. ज्ञानासिः इत्यत्र ज्ञानम् एव असिः इति विग्रहवाक्यं वदामः. तत्र अवधारणपूर्वपदकर्मधारे समासः अस्ति. अत्रापि तादृशं चिन्तनमेव भवति इति मम अवगमनम्. विद्याधनम् इति कथनेन विद्या एव धनम् इति विग्रहवाक्यं वदामः. मुखपद्मम् वदामः, न मुखमेव पद्मम् इति न भवति. मुखकमलं, मुखपद्मम् इत्यत्र मुखं पद्मम् इव, मुखं कमलम् इव इति विग्रहवाक्यं भवति. तादृशरीत्या अत्र न भवति इति मम चिन्तनम्. ज्ञानं दीपः इव इति न भवति. ज्ञानमेव दीपः इति एवकारः एव भवितुं शक्नोति. रमेश महोदय, भवतः चिन्तनं किम्? तदेव अवधारणपूर्वपद इति एव अहं चिन्तयामि. मुखपद्मम् इत्यत्र मुखं पद्मम् इव, मुखं कमलम् इव मुखकमलं, करकिसलयम् इत्यत्र करः किसलयम् इव, एवं विग्रहवाक्यानि वदामः. किन्तु तादृशरीत्या अत्र न भवति. ज्ञानदर्पणः, दर्पणः इव, ज्ञानं दर्पणः इव, ज्ञानमेव दर्पणम् अपि भवितुम् अर्हति खलु, वक्तुं शक्यते पाति. ज्ञानदर्पणः इत्यत्र ज्ञानं दर्पणः इव इति वदामि चेत् तत्र उपमान उत्तरपदकर्मधारय समासः भवति. तत्र दर्पणः इति उपमानमस्ति, उत्तरपदम् उपमानरूपेण अस्ति. ज्ञानं दर्पणः इव इति कथनेन तत्र उपमान उत्तरपदकर्मधारय समासः भवति ज्ञानदर्पणः इत्यत्र. किन्तु ज्ञानम् एव दर्पणः इति भवति चेत् एवकारः श्रूयते चेत् अवधारणपूर्वपदकर्मधारय समासः भवति. अन्यचिन्तनमस्ति वा अत्र? अस्तु, नाशयामि. सुन्दरमहोदय वदतु. नश्य धातोः णिजन्तरूपं नाश इति नाशय, ओके, नाशयामि. उत्तमपुरुष एकवचनं. अत्र णिजन्तधातुः कः? नाशि इति णिजन्तधातुः. णिच् नास्ति चेत् तत्र किं रूपं सिद्ध्यति? नश् योगः दिवादिगणे अस्ति. नश् धातु नश् नश्यति, नश्यामि इति भवति. नश्यामि इति भवति, नश्यति, नश्यामि इति भवति, दिवादिगणे अस्ति. किन्तु अत्र नाशयामि इति रूपं दत्तमस्ति. इदानीं ज्ञानं प्राप्तवान् असि इति लिखितमस्ति, तस्मिन् प्रसङ्गे वदतु. असि इत्युक्ते त्वं ज्ञानं प्राप्तवान् असि, प्राप्तवान् तवत् प्रत्ययः, प्राप्तवान् त्वम् इदानीं ज्ञानं प्राप्तवान् असि. असि इत्युक्ते त्वं इति कर्तृपदम् अस्ति इति कारणेन असि इति रूपं सिद्ध्यति. मध्यमपुरुष अस् धातोः मध्यमपुरुष एकवचनं रूपं सिद्ध्यति. प्राप्तवान् प्र इति उपसर्गपूर्वक आप् धातोः तवत् प्रत्ययं. प्रातिपदिकं किमस्ति? प्रातिपदिकं प्राप्तवत् इति भवति. उत्तमम्. इदानीम् इति अव्ययमस्ति, ज्ञानम् इति ल्युडन्तमस्ति. अत्र असि इति योजनस्य आवश्यकता अस्ति वा? नास्ति इति मन्ये. त्वम् इदानीं ज्ञानं प्राप्तवान् तदेव पर्याप्तम्. असि इति त्वम् इति कारणे, त्वम् इति कर्तृपदं कारणेन असि इति अत्र आगच्छति, परन्तु तस्य आवश्यकता नास्ति इति मन्ये. त्वम् इदानीं ज्ञानं प्राप्तवान् तदेव पर्याप्तम्. शुभदा भगिनी, भवती किं चिन्तयति? तत्र प्राप्तवान् इति विशेषणमस्ति कर्तृपदस्य, त्वम् इत्यस्य प्राप्तवान् इति विशेषणं, त्वं प्राप्तवान्. अत्र असि इति इत्यस्य आवश्यकता तु नास्ति, परन्तु व्याकरणदृष्ट्या असि इति तत्र भवेत् एव. एकतिङ् वाक्यं वैयाकरणानां मतेन वदतु. आमाम्, अत्र प्राप्तवान् इति विशेषणं भवति इति कृत्वा तत्र एकतिङ् वाक्यमस्ति. वाक्ये एकमेव तिङ् पदमस्ति भवेत् इति कृत्वा अत्र असि इत्यस्य प्रयोजनं लाभाय एव. लाभाय एव. उत्तमम्. एकतिङ् वाक्यम् इत्युक्ते वैयाकरणानां मतेन एकस्मिन् वाक्ये एकं तिङ्गन्तपदम् अस्ति चेदेव तद्वाक्यम् इति कथयितुम् अर्हः. अत्र असि इति लिखितमस्ति. महोदय, भवान् नवरूपाणि वक्तुमिच्छति वा? असि इति अस् धातुः अस्ति अस्ति स्तः सन्ति असि स्तः स्थ अस्मि अस्मि अस्म अस्व अस्म न न अस्ति स्तः सन्ति इति लटिरूपाणि लटिरूपाणि धातुः अस्ति अस् अस् इति धातुतः लटिरूपाणि अस्ति स्तः सन्ति असि स्तः स्थ अस्मि स्वः स्मः अत्र लोट् लोट् अस्ति किल असि इति न लटि लटि लटि मध्यमपुरुष एकवचनं रूपाणि अस्ति स्तः सन्ति असि स्थः स्थ अस्मि स्वः स्मः अत्र पश्यतु धातुः अस् अस्ति अस्ति प्रथमपुरुष एकवचनरूपम् असि इति मध्यमपुरुष एकवचनरूपम् अस्मि उत्तमपुरुष एकवचनरूपं तत्र अकारलोपः न भवति पित् प्रत्ययेषु परेषु अकारलोपः न भवति किन्तु अपित् प्रत्ययेषु परेषु श्नशोरल्लोपः इति सूत्रेण अकारलोपः भवति स्नशोः इति कथनेन स्न विकरणप्रत्ययान्तम् अङ्गमस्ति अपि च अस् धातोः प्रसङ्गे अकारलोपः अल्लोपः भवति तदर्थमेव स्तः सन्ति स्तः इत्यत्र अकारः गतः खलु आम् आम् सन्ति इत्यत्रापि अकारः गतः खलु गतः आम् आम् स्तः सन्ति स्वः स्मः इत्यत्र तेषु स्थलेषु अपित् प्रत्ययाः सन्ति अपित् प्रत्ययः अस्ति इति कारणतः तत्र एकं सूत्रं कार्यं करोति स्नशोरल्लोपः स्नशोरल्लोपः इति सूत्रम् अस् धातोः प्रसङ्गे अवश्यं स्मर्तव्यं पित् प्रत्ययेषु परेषु स्नशोरलोपः कार्यं नास्ति हलादि अपित्सु अजादि अपित्सु अपि स्नशोरलोपः सूत्रेण अकारलोपः भवति स्नशोः अल्लोपः इति उक्तमस्ति अस् धातोः प्रसङ्गे अपि सार्वधातुक अपित् प्रत्यये परे अकारलोपः भवति त्वं ज्ञानं प्राप्तवान् इति वाक्यं दत्तमस्ति तस्मिन् स्थाने अन्यद् वाक्यं रचयतु त्वं ज्ञानं प्राप्तवान् त्वं ज्ञानी असि ज्ञानी असि त्वं ज्ञानवान् अभवत् ज्ञानवान् इति मतुप्रत्ययान्तरूपं खलु ज्ञानी इति इनि प्रत्ययान्तरूपमस्ति ज्ञाता इति कथनेन तृच् प्रत्ययः तृजन्तरूपमस्ति ज्ञाता ज्ञातृ इति तृजन्तरूपमस्ति त्वया ज्ञानं प्राप्तं साधु खलु त्वया ज्ञानं प्राप्तं वदतु अस्ति चेत् किं रूपं भवति कथाप्रत्ययः अस्ति चेत् रूपं कथं भवति ज्ञातं ज्ञातं ज्ञातः ज्ञाता तत्र वैशिष्ट्यं किमस्ति तृजन्त पुंलिङ्गरूपं ज्ञाता क्तान्त स्त्रीलिङ्गरूपं ज्ञाता रूपं लङ् प्रयुक्तुं शक्यते किल लङ् लङ् रूपमपि योजयितुं शक्नुमः किन्तु अत्र भगिन्याः प्रश्नः तु स्त्रीलिङ्ग क्तान्तरूपमपि ज्ञाता भवति तृच् प्रत्ययः कर्तरर्थकप्रत्ययः तृच् प्रत्ययः कर्तरर्थकप्रत्ययः ज्ञाता इति रूपं पुंलिङ्गे अस्ति इत्युक्ते वाक्यं दृष्ट्वा वाक्यज्ञाता इति रूपम् अस्ति चेत् अपि च तत्पदं कर्तारं बोधयति चेत् तत् रूपं तृजन्तरूपम् इति वक्तुं शक्यते किन्तु क्ताप्रत्ययस्य अर्थः कः भूतकालार्थकप्रत्ययः अपि च कर्मार्थकप्रत्ययः इत्युक्ते यस्मिन् कस्मिन्नपि वाक्ये ज्ञाता इति रूपं पश्यामश्चेत् तस्मिन् वाक्ये तत्पदं कर्तारं बोधयति वा कर्मपदं बोधयति वा इति दृष्ट्वा अवगन्तुं शक्नुमः इत्युक्ते ज्ञाता इति रूपं कृतान्तरूपमपि अस्ति तृजन्तरूपमपि अस्ति अन्तिमं वाक्यं भवती एव वदतु अर्जुनः कृष्ण मम मोह नष्टः इति स्मृतिः लब्ध्वा इति च भगिनि अत्र लब्ध्वा अस्ति वा लब्धा अस्ति वा लब्धा इति कीदृशं रूपम् लब्ध्वा अस्ति चेत् त्वा प्रत्ययः क्त्वा प्रत्ययान्तरूपमस्ति, भेदः अस्ति. लब्धा इति क्तान्तरूपं, लब्ध्वा इति क्त्वान्तरूपम्. स्मृतिः इति स्त्रीलिङ्गपदम् इति कारणेन लब्धा इति. स्मृतिः लब्धा. स्मृतिः इति कीदृशं पदम्? तत्र तिन् प्रत्ययस्य योजनेन स्मृ धातोः तिन् प्रत्ययस्य योजनेन स्मृतिः इति रूपं सिद्ध्यति. उत्तमं. मतिः इव भूतिः स्मृतिः, भृतिः स्मृतिः, मृतिः. तत्र एते धातवः ऋकारान्तधातवः. स्मृधातुतः स्मृतिः, मृधातुतः मृतिः, भ्रूधातुतः भृतिः रूपाणि भवन्ति. क्तिनन्तरूपाणि स्त्रीलिङ्गपदानि भवन्ति. स्मृतिः लब्धा. लब्धधातुतः क्ताप्रत्ययस्य योजनेन तत्र सन्धिकार्याणि भूत्वा लब्ध प्रातिपदिकं सिद्ध्यति. भगिनी भवती वदतु. कृष्ण सम्बोधनमस्ति मम. अस्मत् शब्दस्य षष्ठी एकवचनं. मोहः, मोहः मुहुधातुतः घञ् प्रत्ययस्य योजनेन मोह भवति. मुह् इति कीदृशधातुः? मुह् उदुपधधातुः, लघु उदुपधधातुः. घञ् प्रत्ययः चवर्गीय अन्तिमव्यञ्जनम् इत्संज्ञकः एव, किन्तु अत्र धातुः लघु उदुपधधातुः अस्ति. अतः पुगन्तलघुपधस्य च सूत्रेण मुह् मोह् भवति. मुह् धातोः ल्युडन्तं किं भवति? मोहनम्. मोहनम् इति रागस्य नाम अस्ति खलु? आं भगिनि, मोहनराग. बहु उत्तमं. मुह् धातोः रूपमेव मोहनं, ल्युडन्तपदमस्ति. नष्टः इति नश् धातुतः क्ताप्रत्ययस्य योजनेन नष्टः इति रूपं भवति. सन्धिकार्यं वदतु. नश् धातुतः शकार, शकार भवति. स्टुनाष्टुः कार्यमस्ति. आदौ तालव्यशकारस्य स्थाने मूर्धन्यशकारः विशिष्टसूत्रेण आयाति, पश्चात् स्टुत्वं भूत्वा स्टुनाष्टुः सूत्रेण मूर्धन्यटकारः आगतः खलु. नष्ट इति प्रातिपदिकं. मोहः नष्टः, चिन्ता नष्ट, धनं नष्टम्. अग्रे किमस्ति अत्र? नष्टः इति, स्मृतिः लब्धा इति च चिन्तयामि. अनुगृहीतः अस्मि. तत्र पुररूपसन्धि भवति. अनुगृहीतो अस्मि. श्लोके किं दत्तमस्ति इत्युक्ते भवदनुग्रहात्, भवदनुग्रहात् इति, भवदनुग्रहात् भगवदनुग्रहात् इति वक्तुं शक्यते. भगवदनुग्रहात् अथवा भवदनुग्रहात् मम अविवेकः अपगतः, कर्तव्यस्मरणं जातम्, अहं विगतसन्देहः अस्मि, तव वचनम् आचरिष्यामि, करिष्ये वचनं तव इति वदति. अत्र मोहः इत्युक्ते विपरीतज्ञानम् इति लिखितम् अस्ति. अनुगृहीतोऽस्मि इत्यत्र सन्धिकार्याणि वक्तव्यानि. रमेश् महोदय सोपानेन वदतु. अनुग्रहीतः योगः अस्मि इति स्थितिः अस्ति. तत्र विसर्गस्य ससजुषो विसर्गस्य सकारः एव अस्ति. तत्र सकारस्य ससजुषो रुः इति सूत्रेण ऋत्वं भवति. ऋत्वस्य उत्त्वं ऋत्वस्य उत्त्वं भवति भूभगो न अतोरोरप्लुतादप्लुते इति सूत्रेण ऋत्वस्य उत्त्वं भवति. तत्र यदा उत्त्वं भवति तत्र अकार उकारयोः गुणः भवति, ओ ओ भवति. आद्गुणः सूत्रेण गुणसन्धिकार्यं भवति. तत्पश्चात् ओकारस्य अग्रे अकारः अस्ति, तर्हि पूर्वरूपसन्धि भवति. पूर्वरूपसन्धि केन सूत्रेण? एङ्गः पदान्तादति एकः पदान्तादति इति सूत्रेण पूर्वरूपसन्धि भवति अकारस्य अकार ओकार अकारस्थाने ओकारः आगच्छति केवलम् ओकारः तिष्ठति उत्तमम् अत्र अवग्रहचिह्नं स्थापितमस्ति अस्माकम् अवगमनार्थम् अवग्रहचिह्नं स्थापयामः नो चेदपि साधु एव अत्र पूर्वरूपादेशः भवति एङ्गः पदान्तादति पदान्तकार्यमस्ति अतिपरे ह्रस्वकारत् परे अत्र ओकारः एङ् प्रत्याहारस्थवर्णः एङ्गः पदान्तात् अति एङ्गः पदान्तादति सूत्रेण पूर्वरूपसन्धिः भवति अन्ततो गत्वा तत्र अनुगृहीतः योगः अस्मि आदौ ससजुषोरुः इति सूत्रेण विसर्गस्य स्थाने तत्र रेफादेशः रुत्वं भवति अनुगृहीतर् भवति तत्र रेफस्य स्थाने अतोरोरप्लुतादप्लुते इति सूत्रेण ऊत्वं भवति रेफस्य स्थाने ऊत्वम् अनुगृहीतयोगः उ इति स्थितिः अस्ति तत्र अकार उकारयोः मध्ये सन्धिकार्यम् आद्गुणः सन्धिकार्यं भूत्वा ओकारः आयाति अनुगृहीतो योगः अस्मि तत्र पूर्वरूपसन्धिकार्यमस्ति अनुगृहीतः इति पदमस्ति कीदृशं पदं महोदय वदतु क्तान्तपदमस्ति अत्र धातुः ग्रह अस्ति किमर्थं गृहीतः अस्ति खलु तत्र सम्प्रसारणं भवति सम्प्रसारणं भवति ग्रहिज्या वै व्यधि वष्टि विचति इति एकं दीर्घं सूत्रमस्ति ग्रहिज्या वै व्यधि सूत्रस्य अन्ते निति क्निति च कृते अपि ग्रहधातोः प्रसङ्गे तेन सूत्रेण सम्प्रसारणकार्यं भवति अत्र वस्तुतः धातुः तु ग्रह अस्ति ग्रहधातुतः सम्प्रसारणं भूत्वा तस्य रूपं रेफस्य स्थाने ऋकारादेशः भवति यण्सन्धेः विपरीतं कार्यं सम्प्रसारणकार्यं ग्रह इत्यस्य रूपं गृह भवति अग्रे वदतु अत्र यदा रेफस्य स्थाने ऋ आगच्छति सम्प्रसारणं च इति सूत्रेण यत् अकारः अस्ति तदपि तत्र सन्धि न भवति गृ द्वयोः स्थाने केवलं ऋ एव तिष्ठति रेफः अस्ति खलु ग्र ग्र अकारः ह त्रयः वर्णाः सन्ति गकारः रेफः अकारः च यदि रेफस्य स्थाने उकारः आगच्छति तत्पश्चात् सम्प्रसारणाच्च इति सूत्रेण द्वयोः स्थाने केवलं ऋकारः एव तिष्ठति पररूपं ग्रहधातुः सेट् धातुः आदौ सम्प्रसारणं भूत्वा ग्रह इत्यस्य रूपं गृह भवति अपि च धातुः सेट् अस्ति गृहीतः भवति किन्तु अत्र रूपं किमस्ति गृहीतः अस्ति दीर्घः केन सूत्रेण भवति इति न जानामि ग्रहो लिटि दीर्घः ग्रहधातोः प्रसङ्गे लिट्लकारं विना अन्यत्र दीर्घः भवति ग्रहो लिटि दीर्घः ग्रहो लिटि दीर्घः इत्यस्मिन् सूत्रे अपि पूर्वरूपसन्धिः भूत्वा अवग्रहचिह्नं स्थापितमस्ति ग्रहो लिटि इति कथनेन ग्रहः अलिटि इति वदामः इटः दीर्घत्वं भवति इति कारणतः गृहीतः तावत् रूपं किं भवति गृहीतवान् उत्तमं तत्रापि सम्प्रसारणकार्यं भवति ईदृशानि समानानि कार्याणि एव भवन्ति गृहीतवान् इत्यत्र कित् नित् प्रत्यये परे ग्रहिज्या वै व्यधि वष्टि विचति इति दीर्घसूत्रेण सम्प्रसारणकार्यं भवति अतः गृहीतः गृहीतवान् गृहीत्वा इत्यत्र क्त्वा प्रत्ययः अपि कित् अस्ति खलु तत्रापि ईदृशानि समानानि कार्याणि एव भवन्ति अतः गृहीत्वा गृहीतः गृहीतवान् एतेषु त्रिषु पदेषु कित् प्रत्ययः वर्तते क्त्वा प्रत्ययः क्ता प्रत्ययः क्तावत् प्रत्ययः एते प्रत्ययाः कितः सन्ति अतः कित् प्रत्यये परे सम्प्रसारणकार्यं भवति किन्तु तुमन् प्रत्ययः कित् नास्ति अतः तस्य रूपं ग्रहीतुम् इति रूपमस्ति तत्र सम्प्रसारणं नास्ति महोदय भवान् वदतु तत्र सम्प्रसारणं नास्ति, गृहे एव तिष्ठति. इडागण इडागम अनुकूलप्रत्ययः अस्ति तुमुन् तर्हि ग्रहीतुं भवितुमर्हति. ग्रहि लिटि च भवति, ग्रहि अलिटि वा ग्रहोलिटि ग्रहोलिटि दीर्घः इति सूत्रेण कारस्य दीर्घः भवति. ग्रही इति रूपं ग्रहीतुम् इति रूपं सूत्रे ग्रहीतुम् इत्यत्र सम्प्रसारणकार्यं नास्ति. किमर्थं चेत् तुमन् प्रत्ययः कित् नास्ति, अतः तत्र सम्प्रसारणं नास्ति, केवलम् इडागमः भवति. तुमन् प्रत्ययः इडनुकूलः, ग्रहधातुः अपि सेत् धातुः, अतः इडागमः भवति. किन्तु विशिष्टसूत्रेण इटः दीर्घत्वं भवति. ग्रहधातोः ल्युडन्तं किमस्ति? ग्रहणम्. उत्तमं, ग्रहणं. तत्र किमर्थं णत्वम्? रेपस्य कारणेन ग्रहणम्. अत्र अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रं कार्यं करोति. उत्तमं. हकारः कस्मिन् प्रत्याहारे अस्ति? हकारः हकारः अट् अस्ति खलु, वदतु. णत्वम् अत्र कृत्यचः इत्यनेन भवति वा? प्रयाणम् इत्यत्र तु अत्र उपसर्गः नास्ति. गकारोत्तरवर्ति, रेपः अस्ति, हकारः अट् प्रत्याहारे अस्ति, किन्तु बाधा नास्ति. तेन हकारः अस्ति चेदपि तत्र णत्वं भवति रेफकारणात्, ग्रहणम् इति रूपं भवति. ग्रहीतुम् इत्यत्र तुमन् प्रत्ययः अस्ति. तृच् प्रत्ययं योजयामः. ग्रहधातुतः तृच् योजनेन ग्रहीता इति रूपं सिद्ध्यति. तत्रापि सम्प्रसारणं न भवति. तृच् इति प्रत्ययः कित् नास्ति. कित् नास्ति इति कारणतः सम्प्रसारणं नास्ति. अपि च ग्रहोलिटि दीर्घः इति सूत्रेण एव तत्रापि इटः दीर्घत्वं भवति. अतः ग्रहीता प्रातिपदिकं ग्रहीतृ अस्ति, पुंलिङ्गरूपं ग्रहीता इति भवति. इत्युक्ते तुमन् प्रत्ययः, तृच् प्रत्ययः, ल्युट् प्रत्ययः, एते प्रत्ययाः कितः न सन्ति. कितः न सन्ति इति कारणतः सम्प्रसारणं न भवति. कित् प्रत्यये परे एव सम्प्रसारणकार्यं भवति. यबन्तं पश्यामश्चेत् प्रगृह्य, सङ्गृह्य इति रूपाणि भवन्ति. तत्रापि सम्प्रसारणम् अस्ति. किमर्थमस्ति सङ्गृह्य, प्रगृह्य इत्यत्र चिन्तनं किम् अस्ति रमेश महोदय? स्थानिवत् भावः अस्ति अत्र. कित् स्थाने एव ल्यप् आगच्छति, तर्हि तत् ल्यप् कित्वत् कार्यं करोति. स्थानिवत् आदेशो अनल् इति अनल्विधि अस्ति. कित् यस्य अनल्विधः अस्ति तर्हि स्थानिवत् भावः तत्र कार्यं करोति. ल्यप् प्रत्ययः क्त्वा प्रत्ययस्य स्थाने आयाति इति कारणतः स्थानिवद्भावेन तत्र क्त्वा प्रत्ययस्य लक्षणानि ल्यप्रत्यये अध्यारोप्यन्ते इति कारणतः ल्यप्रत्ययः अपि कित्वत् प्रवर्तते इति कारणतः ल्यबन्तरूपमपि सम्प्रसारणयुक्तं रूपं द्रष्टुं शक्नुमः. सङ्गृह्य, प्रगृह्य, निगृह्य इत्यादीनि रूपाणि सिद्ध्यन्ति. शुभदा भगिनी, ग्रहधातुतः णूल् प्रत्ययान्तरूपं ग्राहकः अस्ति, तत्र किमस्ति? णूल् इति णित् प्रत्ययः, णित् प्रत्ययः अस्ति इति कृत्वा तस्य अत उपधायाः इत्यनेन दीर्घः भवति, उपधायाः दीर्घः भवति, अतः ग्रह इत्यस्य ग्राह इति भवति. णुगुल् अपि तस्य णुगुल् इत्यस्मात् वु अवशिष्यते, वु अवशिष्यते, अतः वु इति तु कित् नास्ति, अतः अत्र सम्प्रसारणं न भवति. ग्राह योगः वु इति भवति. तदनन्तरं युवोरनाकौ इत्यनेन तत्र अक इति प्रत्ययः आगच्छति वु इत्यस्य स्थाने, अतः ग्राह योगः अक ग्राहक इति भवति. बहु सम्यक्. अस्तु, वयं कथञ्चित् वाक्यानि समापितवन्तः. आगामिनि सप्ताहे अन्येषां विषयाणां चिन्तनं करिष्यामः. सर्वेषां कृते धन्यवादाः. धन्यवादः भगिनी. नमस्कारः. नमस्कारः. धन्यवादः महोदय.